चतुर्थकाण्डे प्रथमप्रश्नस्य घनपाठः आरम्भः। युञ्जानः प्रथमम् प्रथमम् युञ्जानो युञ्जानः प्रथमम् मनो मनः प्रथमम् युञ्जानो युञ्जानः प्रथमम् मनः प्रथमम् प्रथमम् मनस्तत्त्वाय मनस्तत्त्वाय तत्त्वाय मनो मनस्तत्त्वाय सविता सविता तत्त्वाय मनो मनस्तत्त्वाय सविता सविता सविता तत्त्वाय तत्त्वाय सविता धियो धियः सविता तत्त्वाय तत्त्वाय सविता धियः सविता धियो धियः सविता सविता धियः ज्योतिर्ज्योतिरग्निमग्निम् ज्योतिर्निचाय्य निचाय्य ज्योतिरग्निमग्निम् ज्योतिर्निचाय्य ज्योतिर्निचाय्य निचाय्य ज्योतिर्ज्योतिर्निचाय्य पृथिव्याः पृथिव्या निचाय्य ज्योतिर्ज्योतिर्निचाय्य पृथिव्याचाय्य पृथिव्याः पृथिव्या निचाय्य निचाय्य पृथिव्या अध्यधि पृथिव्या निचाय्य निचाय्य पृथिव्या अधीचाय्या अध्यधि पृथिव्याः पृथिव्या अध्याधि पृथिव्याः पृथिव्या मनसा मनसा युक्त्वाय युक्त्वाय मनसा देवान् देवान् मनसा युक्त्वाय युक्त्वाय मनसा देवान् मनसा मनसा देवान् सुवस्वद्देवान् मनसा मनसा देवान् सुवरः देवान् सुवस्वद्देवान् देवान् सुवर्यतो यतः सुवद्देवान् देवान् सुवर्यतः सुवर्यतो यतः सुवस्वर्यतो धिया धिया यतः सुवस्वर्यतो धिया धिया धिया यतो यतो धिया दिवं दिवं धिया यतो यतो धिया दिवं धिया दिवं दिवं धिया धिया दिवं दिवमिति दिवं बृहद् बृहद् ज्योतिः करिष्यतः करिष्यतो ज्योतिर्बृहद् बृहद् ज्योतिः करिष्यतः ज्योतिः करिष्यतः करिष्यतो ज्योतिर्ज्योतिः करिष्यतः सविता सविता करिष्यतो ज्योतिर्ज्योतिः करिष्यतः सविता करिष्यतः सविता सविता करिष्यतः करिष्यतः सविता प्रप्रसविता करिष्यतः करिष्यतः सविता प्रसविता प्रप्रसविता सविता प्रसुवाति सुवाति प्रसविता सविता प्रसुवाति सुवाति सुवाति प्रप्रसुवाति तागुस्तान् सुवाति प्रप्रसुवाति सुवादितागुस्तान् सुवाति सुवादिता मनसा मनसा युक्तेन युक्तेन मनसा वयम् वयम् मनसा युक्तेन युक्तेन मनसा वयम् मनसा वयम् वयम् मनसा मनसा वयम् देवस्य देवस्य वयम् मनसा मनसा वयम् देवस्य देवस्य देवस्य वयम् वयम् देवस्य सवितुः सवितुर्देवस्य वयम् वयम् देवस्य सवितुः देवस्य सवितुः सवितुर्देवस्य देवस्य सवितुः सवे सवे सवितुर्देवस्य देवस्य सवितुः सवे सवे सवे सवितुस्सवितुस्सवे इति सवे स्वर्गेयाय शक्ति शक्ति सुवर्गेयाय सुवर्गेयाय शक्ति स्वर्गेयायेति स्वः गेयाय शक्त्या इति शक्ति युञ्जते मनो मनो युञ्जते युञ्जते मन उतोत मनो युञ्जते युञ्जते मन उत मन उतोत मनो मन उतयुञ्जते युञ्जत उत मनो मन उतयुञ्जते युञ्जते युञ्जत उतोत युञ्जते धियो धियो युञ्जत उतोत युञ्जते धियः युञ्जते धियो धियो युञ्जते युञ्जते धियो विप्रा विप्रा धियो युञ्जते युञ्जते धियो विप्राः धियो विप्रा विप्रा धियो धियो विप्रा विप्रस्य विप्रस्य विप्रा धियो धियो विप्रा विप्रस्य विप्रा विप्रस्य विप्रस्य विप्रा विप्रा विप्रस्य बृहतो बृहतो विप्रस्य विप्रा विप्रा विप्रस्य बृहतः विप्रस्य बृहतो बृहतो विप्रस्य विप्रस्य बृहतो विपश्चितो विपश्चितो बृहतो विप्रस्य विप्रस्य बृहतो विपश्चितः विपश्चितो विपश्चितो बृहतो बृहतो विपश्चितः विपश्चित इति विपश्चितः होत्रा विविहोत्रा दधे दधे होत्रा विविहोत्रा दधे होत्रा दधे दधे होत्रा होत्रा दधे वयुना विद्वयुना विद्दधे होत्रा होत्रा दधे वयुना विदधे वयुना विद्वयुना विद्दधे दधे वयुना विदेक एको वयुना विद्दधे दधे वयुना विदेकः वयुना विदेक एको वयुना विद्वयुना विदेक इति देको वयुना विद्वयुना विदेक इदयुना विदिति वयुना विदेक इति देक एक इन्मही मही देक एक इन्महीन्मही महीदिन्मही देवस्य देवस्य महीदिन्मही देवस्यै देवस्य देवस्य महीमही देवस्य सवितुस्सवितुर्देवस्य महीमही देवस्य सवितुः देवस्य सवितुस्सवितुर्देवस्य देवस्य सवितुः परिष्टुतिः परिष्टुतिः सवितुर्देवस्य देवस्य सवितुः परिष्टुतिः सवितुः परिष्टुतिः परिष्टुतिः सवितुः सवितुः परिष्टुतिः परिष्टुतेति परिस्तुतिः देवाम् वाञ्जुजे जुजेवाम् ब्रह्म ब्रह्म वाञ्जुजे जुजेवाम् ब्रह्म ब्रह्म ब्रह्म वाम् वाम् ब्रह्म पूर्व्यम् पूर्व्यम् ब्रह्म वाम् वाम् ब्रह्म पूर्व्यम् ब्रह्म पूर्व्यम् पूर्व्यम् ब्रह्म ब्रह्म पूर्व्यम् नमो भिन्नमोभिः पूर्व्यम् ब्रह्म ब्रह्म पूर्व्यम् नमोभिः नमो भिर्नमोभिः पूर्व्यम् पूर्व्यम् नमोभिर्विनमोभिः पूर्व्यम् पूर्व्यम् नमोभिर्वि नमोभिर्विनमोभिर्नमोभिर्विश्लोका श्लोका विनमोभिर्नमोभिर्विश्लोकाभिरिति नमःभिः श्लोका श्लोकाभिविश्लोकायन्ति श्लोकाभिविश्लोकायन्ति श्लोकायन्तीन्ति श्लोका श्लोकायन्ति पथ्या पथ्यायन्ति श्लोका श्लोकायन्ति पथ्यायन्ति पथ्या पथ्यायन्ति यन्ति पथ्येवेव पथ्यायन्ति यन्ति पथ्येव पथ्येवेव पथ्या पथ्येव सूरा सूरा इव पथ्या पथ्येव सूरा सूरा सूरा इवेव सूरा इति सूरा शृण्वन्ति विश्वे विश्वे शृण्वन्ति शृण्वन्ति विश्वे अमृतस्यामृतस्य विश्वे शृण्वन्ति शृण्वन्ति विश्वे अमृतस्य विश्वे अमृतस्यामृतस्य विश्वे विश्वे अमृतस्य पुत्राः पुत्रा अमृतस्य विश्वे विश्वे अमृतस्य पुत्राः पुत्राः पुत्रा अमृतस्यामृतस्य पुत्रा आ पुत्रा अमृतस्यामृतस्य पुत्रा आ पुत्राः पुत्रा आजेय आ पुत्राः पुत्रा आजेयेज आजे धामानि धामानि आजे धामानि ये धामानि धामानि ये ये धामानि दिव्यानि दिव्यानि धामानि ये ये धामानि दिव्यानि धामानि दिव्यानि दिव्यानि धामानि धामानि दिव्यानि तस्थस्तस्थर्दिव्यानि धामानि धामानि दिव्यानि तस्थो दिव्यानि तस्थस्तस्थर्दिव्यानि दिव्यानि तस्थो तस्थरिति तस्थो प्रयाणम् प्रयाणञ्जस्य यस्य प्रयाणमन्वनु प्रयाणञ्जस्य यस्य प्रयाणमनो प्रयाणमन्वनु प्रयाणम् प्रयाणमन्वन्ये अन्येनु प्रयाणम् प्रयाणमन्वन्ये प्रयाणमिति प्रायाणम् अन्वन्ये अन्ये अन्वन्वन्य इति धन्ये अन्वन्वन्य इद् अन्य इति धन्ये अन्य इत्ययुर्ययुरिधन्ये अन्य इत्ययुः यजुर्ययुर्दिद्ययुर्देवा देवा यजुर्दिद्ययुर्देवा देवस्य देवस्य देवा यजुर्गिजुर्देवा देवस्य देवादेवस्य देवस्य देवा देवा देवस्य महिमानम् महिमानम् देवस्य देवा देवा देवस्य महिमानम् देवस्य महिमानम् महिमानम् देवस्य देवस्य महिमानमर्चतो अर्चतो महिमानम् देवस्य देवस्य महिमानमर्चतः महिमानमर्चतो अर्चतो महिमानम् महिमानमर्चतः अर्चत इत्यर्चतः पार्थिवानि पार्थिवानि योजः पार्थिवानि विममे विममे पार्थिवानि योजः पार्थिवानि विममे पार्थिवानि विममे विममे पार्थिवानि पार्थिवानि विममे स विममे पार्थिवानि पार्थिवानि विममे सह विममे स विममे विममे स एतश एतश स विममे विममे स एतशः विमम इति विममे एतश एतशस्स स एतशोरजागुंसिरजागुस्येतशस्स स एतशोरजागुंसि एतशोरजागुंसिरजागुस्येतश एतशोरजागुंसि देवो देवो जागुस्येतश एतशोरजागुंसि देवः जागुंसि देवो देवोरजागुंसिरजागुंसि देवस्य पिता स पिता देवोरजागुंसिरजागुंसि देवस्य पिता देवस्य पिता स पिता देवो देवस्य पितामहित्वनामहित्वना स पिता देवो देवस्य पितामहित्वना सवितामहित्वना महित्वना स पिता स पितामहित्वना महित्वनेति महीत्वना देव सवितस्य पितर्देव देव सवितः प्रसवितर्देव देव सवितः प्रसवितस्य विदः प्रसुभ प्रसवितस्य विदः प्रसुभ प्रसुभयज्ञकोऽसुभयज्ञकोऽसुभयज्ञम् प्रयज्ञकोऽसुभसुभयज्ञम् प्रायज्ञम् प्रप्रयज्ञम् यज्ञम् प्रसुभसुभ प्रयज्ञम् यज्ञम् प्रसुभप्रसुभयज्ञपतिम् यज्ञपतिकोऽसुभप्रसुभयज्ञपतिम् शुभयज्ञपतिम् यज्ञपतिकोऽसुभसुभयज्ञपतिम् भगाज भगाज यज्ञपतिकोऽसुभसुभयज्ञपतिम् भगाज यज्ञपतिम् भगाज भगाज यज्ञपतिम् यज्ञपतिम् भगाय दिव्यो दिव्यो भगाय यज्ञपतिम् यज्ञपतिम् भगाय दिव्यः यज्ञपतिमिति यज्ञपतिम् भगाय दिव्यो दिव्यो भगाय भगाय दिव्यो गन्धर्वो गन्धर्वो दिव्यो भगाय भगाय दिव्यो गन्धर्वः दिव्यो गन्धर्वो गन्धर्वो दिव्यो दिव्यो गन्धर्वः गन्धर्व इति गन्धर्वः केतपो केतम् केतम् केतपो केतपो केतन्मानः केतम् केतपो केतपो केतन्नः केतपो इति केतापो

नारिणसि पृथिव्याः पृथिव्यासि नारिणसि पृथिव्याः पृथिव्यास्ति पृथिव्याः सुधस्थात् सुधस्थात् पृथिव्यास्ति पृथिव्याः सुधस्थात् पृथिव्याः सधस्थात् सधस्थात् पृथिव्याः पृथिव्याः सधस्थादग्निमग्निमो सधस्थात् पृथिव्याः पृथिव्याः सधस्थादग्निमो सुधस्थादग्निमग्निमो सुधस्थात् सधस्थादग्निम् पुरीष्यम् पुरीष्यमग्निमो सुधस्थात् सधस्थादग्निम् पुरीष्यम् सधस्थादिति सधा सातोऽग्निम् पुरीष्यम् पुरीष्यमग्निमग्निम् पुरीष्यमङ्गिरस्वदङ्गिरस्वत्पुरीष्यमग्निमग्निम् पुरीष्यमङ्गिरस्वत् पुरीष्यमङ्गिरस्वदङ्गिरस्वत्पुरीष्यम् पुरीष्यमङ्गिरस्वदाङ्गिरस्वत्पुरीष्यम् ङ्गिरस्वदङ्गिरस्वद्दधेदेङ्गिरस्वदङ्गिरस्वदित्यङ्गिरस्वद् गृभ्रन्न गृभ्रन्निम इमामिमाम गृह्णन् रशना गोरशनाम गृह्णन्निमामिमाम गृह्णन् रशना गोरशनामृतस्य अर्थस्य रशना गोरशनामृतस्य पूर्वे पूर्वरथस्य रशना गोरशनामृतस्य पूर्वे पूर्वे पूर्वरथस्यर्थस्य पूर्व आयुष्यायुषि पूर्वरथस्यर्थस्य पूर्व आयुषि पूर्व आयुष्यायुष पूर्वे पूर्व आयुषि विदधेषु विदधेष्वायुषि पूर्वे पूर्व आयुषि विदधेषु आयुषि विदधेषु विदधेष्वायुष्यायुषि विदधेषु कुम्या कुम्या विदधेष्वायुष्यायुषि विदधेषु कुम्याषु कव्या कव्या विदधेषु विदधेषु कव्या येति कव्या देवा देवास्तजातया देवाः सुतकं सुतं देवास्तजातया देवाः सुतं देवाः सुतकं सुतं देवा देवाः सुतमा सुतं देवा देवाः सुतमा सुतकं सुतमापभूवर्बभूवरा सुतकं सुतमापभूवुः रामभूवर्बभूवरामभूवरुडतस्यर्थस्य बभूवरामभूवरुडतस्य बभूवरुडतस्यर्थस्य बभूवर्बभूवरुडतस्य सामन् सामन्मृतस्य बभूवर्बभूवरुडतस्य सामन्न सामन् सामन्मृतस्यर्थस्य सामन् सरगौ सरगौ सामन्मृतस्यर्थस्य सामन् सरम् सामन् सरगौ सरगौ सामन् सामन् सरमारबन्त्यारबन्ति सरगौ सामन् सामन् सरमारबन्ति सरमारबन्त्यारबन्ति सरगौ सरमारबन्ति आरबन्ति इत्यारबन्ति ऊर्तं वाजिन् वाजिन् प्रदूर्तं प्रदूर्तं वाजिन्ना वाजिन् प्रदूर्तं प्रदूर्तं वाजिन्नार्तमिति प्रातोर्तं वाजिन्ना वाजिन्वाजिन्नाद्रवद्रवा वाजिन्नाद्रवाद्रवद्रवाद्रवरिष्ठान्वरिष्ठान्द्रवाद्रवरिष्ठामनुवरिष्ठान्द्रवद्रवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवरिष्ठामनुवर परमम् जन्म ते ते जन्म परमम् जन्म परमम् परमम् जन्म जन्म परममन्तरिक्षे अन्तरिक्षे परमम् जन्म जन्म परममन्तरिक्षे परममन्तरिक्षे अन्तरिक्षे परमम् परममन्तरिक्षे नाभिर्नाभिरन्तरिक्षे परमम् परममन्तरिक्षे नाभिर्नाभिरन्तरिक्षे अन्तरिक्षेनाभिः पृथिव्याम् पृथिव्यान्नाभिरन्तरिक्षे अन्तरिक्षेनाभिः पृथिव्यापृथिव्याम् पृथिव्यान्नाभिर्नाभिः पृथिव्यामध्यति पृथिव्यान्नाभिर्नाभिः पृथिव्यामधि व्यामध्यति पृथिव्याम् पृथिव्यामधियो निर्यो निरधि पृथिव्याम् पृथिव्यामधियोनिः निर्यो निरध्यधियोनिः यो निर्धियोनिः जाता कोरासभगोरासमञ्जुञ्जाथायुञ्जाथा कोरासमञ्युवञ्जुभगोरासमञ्युञ्जाथायुञ्जाथा कोरासमञ्युवञ्युभगोरासभगोरासमञ्युवमस्मिन्नस्मिन् युवगोरासभगोरासमञ्युवमस्मिन् अस्मिन् युवञ्जवमस्मिन् यामे यामे अस्मिन् युवञ्जवमस्मिन् यामे यामे यामे अस्मिन्नस्मिन् यामे वृषण्वसु वृषण्वसु यामे अस्मिन्नस्मिन् यामे वृषण्वसु यामे वृषण्वसु वृषण्वसु यामे यामे वृषण्वसु वृषण्वसु इति वृषण्वसु अग्निम् भरन्तम् भरन्तमग्निमग्निम् भरन्तमस्मयुमस्मयुम् भरन्तमग्निमग्निम् भरन्तमस्मयुम् भरन्तमस्मयुमस्मयुम् भरन्तम् भरन्तमस्मयुम् अस्मयुमित्यस्मायुम् योगे योगे तवस्तरम् तवस्तरम् योगे योगे योगे योगे तवस्तरम् वाजे वाजे वाजे वाजे तवस्तरम् योगे योगे योगे योगे तवस्तरम् वाजे वाजे वाजे वाजे वाजे वाजे तवस्तरम् तवस्तरम् वाजे वाजे हवामहे हवामहे वाजे वाजे तवस्तरम् तवस्तरम् वाजे वाजे हवामहे वाजे वाजे हवामहे हवामहे वाजे वाजे वाजे वाजे हवामहे वाजे वाजे इति वाजे वाजे हवामह इति हवामहे राज इन्द्रमिन्द्रकोसखाजस्सखाज इन्द्रमोतय ओतय इन्द्रकोसखाजस्सखाज इन्द्रमोतये इन्द्रमोतय ओतय इन्द्रमिन्द्रमोतये ोत्पन्ना प्रदोर्पन् प्रदोर्पन्नेहि श्या प्रदोर्पन् प्रदोर्पन्नेहि प्रादोर्वन्नो येहि ये ह्यवक्रामन्नवक्रामन् ये ह्यवक्रामन् ह्यवक्रामन्नवक्रामन् हे ह्यवक्रामन्नशस्तेरशस्तेरवक्रामन् हे ह्यवक्रामन्नजस्ते रामन्नशस्तेरशस्तेरवक्रामन्नवक्रामन्नशस्तेरुद्रस्य रुद्रस्याशस्तेरवक्रामन्नवक्रामन्नशस्तेरुद्रस्या रश्मीन् रश्मीगुश्च पुरुत्रा पुरुत्रा च रश्मीन् रश्मीगुश्च च रश्मी

प्रदीक्ष्यन्तं भुवनानि భువనాని ప్రదక్ష్యంతం కృతేన కృతేన ప్రదక్ష్యంతం భువనాని విశ్వంతం భువనాని భువనాని ప్రదక్ష్యంతం ప్రదక్ష్యంతం భువనాని విశ్వ విశ్వ భువనాని ప్రదక్ష్యంతం ప్రదక్ష్యంతం భువనాని విశ్వ ప్రదక్ష్యంతమిది ప్రదక్ష్యంతం భువనాని విశ్వ విశ్వ భువనాని భువనాని విశ్వ శ్రేతి విశ్వా దృష్ట్యా దృష్ట్యా భుతం భుతం దృష్ట్యా వయసా వయసా దృష్ట్యా భుతం భుతం దృష్ట్యా వయసా వయసా వయసా దృష్ట్యా దృష్ట్యా వయసా బృహంతం బృహంతం వయసా దృష్ట్యా దృష్ట్యా వయసా బృహంతం వయసా బృహంతం బృహంతం వయసా వయసా బృహంతం యతిష్ఠం యతిష్ఠం బృహంతం వయసా వయసా బృహంతం యతిష్ఠం బృహంతం యతిష్ఠం యతిష్ఠం బృహంతం బృహంతం యతిష్ఠమన్నమన్నం యతిష్ఠం బృహంతం బృహంతం యతిష్ఠమన్నం యతిష్ఠమన్నమన్నం యతిష్ఠం యతిష్ఠమన్నగోరభసగోరభసమన్నం యతిష్ఠం యతిష్ఠమన్నగోరభసమన్నగోరభసగోరభసమన్నమన్నగోరభసం విధానం విధానగోరభసమన్నమన్నగోరభసం విధానం విధానం విధానగోరభసగోరభసం విధానం విధానమితి విధానం ఆత్వాత్వాదిఘర్మిది ఘర్మ్యత్వాత్వాదిఘర్మి వచసా వచసాది ఘర్మ్యత్వాత్వాదిఘర్మి వచసా వచసా వచసాది ఘర్మిది ఘర్మి వచసా కృతేన కృతేన వచసాది ఘర్మిది ఘర్మి వచసా కృతేన వచసా కృతేన కృతేన వచసా వచసా కృతేన రక్షసా రక్షసా కృతేన వచసా వచసా కృతేన రక్షసా కృతేన రక్షసా రక్షసా కృతేన కృతేన రక్షసా మనసా మనసా రక్షసా కృతేన కృతేన రక్షసా మనసా రక్షసా మనసా మనసా రక్షసా రక్షసా మనసా తత్తన్ మనసా రక్షసా రక్షసా మనసా తత్ మనసా తత్తన్ మనసా మనసా తద్యుషస్వ ద్యుషస్వ తన్ మనసా మనసా తద్యుషస్వ ద్యుషస్వ ద్యుషస్వ తద్యుషస్వ శ్రేతి ద్యుషస్వ యశ్రే స్పృహద్వర్ణ స్పృహద్వర్ణ మర్యశ్రే మర్యశ్రే స్పృహద్వర్ణ స్పృహద్వర్ణ మర్యశ్రే మర్యశ్రే స్పృహద్వర్ణ మర్యశ్రీరితి మర్యా శ్రీ స్పృహద్వర్ణ అగ్నిరగ్ని స్పృహద్వర్ణ స్పృహద్వర్ణ అగ్నిర్ననాగ్ని స్పృహద్వర్ణ స్పృహద్వర్ణ అగ్నిర్నాద్వర్ణ ఇది స్పృహయద్ అగ్నిర్ననాగ్నిరగ్నిర్నాభిమృశే అభిమృశే నాగ్నిరగ్నిర్నాభిమృశేనాభిమృశే అభిమృశే నాభిమృశే తనువా తనువా భిమృశే నాభిమృశే తనువా భిమృశే తనువా తనువా భిమృశే అభిమృశే తనువా జరుహృషాణో జరుహృషాణస్ తనువా భిమృశే అభిమృశే తనువా జరుహృషాణ ృషాణో జరుషాణస్తనువా తనువా జరుషాణ జరుషాణ ఇది జరుషాణ వాజపదర్వాజపదః పరిపరివాజపదః కవిః కవిర్వాజపదః పరిపరివాజపదః కవిః వాజపదః కవిః కవిర్వాజపదర్వాజపదః కవిరగ్నిరగ్నిః కవిర్వాజపదర్వాజపదః కవిరగ్నిః వాజపదిర్వాజాపదిః కవిరగ్నిరగ్నిః కవిః కవిరగ్నిరహవ్యాని హవ్యాన్యగ్నిః కవిః కవిరగ్నిరహవ్యాని అగ్నిరహవ్యాని హవ్యాన్యగ్నిరగ్నిరహవ్యాన్యక్రమేద అశ్మనస్త్వమశ్మనస్పరి పరియశ్మనస్త్వందమశ్మనస్పరి अश्मनस्परि पर्यश्मनो अश्मनस्परीति परीवनेभ्यस्त्वं त्वं वनेभ्यस्त्वं वनेभ्यस्त्वं वनेभ्यस्त्वमौषधीभ्यौषधीभ्यस्त्वं वनेभ्योवनेभ्यस्त्वमौषधीभ्यः ओषधीभ्यस्त्वं नृणान् त्वमौषधीभ्य ओषधीभ्यस्त्वं नृणान् नृपते जायसे जायसे शुचिः शुचित् जायसे नृपते जायसे शुचिः सप्रथा उरुर्वग्निमग् पूर्वाग्निमुरुस प्रथा सप्रथा पूर्वाग्निम् सप्रथा इति सा प्रथा पूर्वाग्निमग्निमुरुर्वाग्निम् भरिष्यद्भरिष्यदग्निमुरु पूर्वाग्निम् भरिष्यद्भरिष्यद्भरिष्यदग्निमग्निम् भरिष्यद परावविष्ठमपरावविष्ठम् भरिष्यदग्निमग्निम् भरिष्यद परावविष्ठम् भरिष्यद परावविष्ठमपरावविष्ठम् भरिष्यद्भरिष्यद परावविष्ठम् परावविष्ठमित्यपराविष्ठम् वर्धमानम् महो महो वर्धमानम् वर्धमानम् महामहो वर्धमानम् वर्धमानम् महामहो मह आचचामहो मह आच पुष्करम् पुष्करम् च पुष्करम् पुष्करम् पुष्करम् च पुष्करम् दिवो दिवः पुष्करम् च पुष्करम् दिवः पुष्करम् दिवो दिवः पुष्करम् पुष्करम् दिवो मात्रया मात्रया दिवः पुष्करम् पुष्करम् दिवो मात्रया मात्रया मात्रया दिवो दिवो मात्रया वरिणा वरिणा मात्रया दिवो दिवो मात्रया वरिणा मात्रया वरिणा वरिणा मात्रया मात्रया वरिणा प्रथस्व प्रथस्व वरिणा मात्रया मात्रया वरिणा प्रथस्व वरिणा प्रथस्व प्रथस्व वरिणा वरिणा प्रथस्व प्रथस्वेति प्रथस्व शर्म चर्म शर्मजस्थस्थश्च शर्म शर्मजस्थः स्थस्थश्च जस्थो वर्म वर्मस्थश्च जस्थो वर्म स्थो वर्म वर्मस्थस्थो वर्म च वर्मस्थस्थो वर्म च वर्म वर्मजस्थस्थश्च वर्म वर्मजस्थः स्थस्थश्च जस्थो अच्छिद्रे अच्छिद्रे स्थश्च जस्थो अच्छिद्रे अच्छिद्रे अच्छिद्रे स्थस्थो अच्छिद्रे बहुले बहुले अच्छिद्रे स्थस्थो अच्छिद्रे बहुले अच्छिद्रे बहुले बहुले अच्छिद्रे अच्छिद्रे बहुले उभे उभे बहुले अच्छिद्रे अच्छिद्रे बहुले उभे अच्छिद्रे इत्यच्छिद्रे बहुले उभे उभे बहुले बहुले उभे बहुले इति बहुले उभे इत्युभे यतस्वति सकोसं यतस्वति यतस्वति संवदाथां वसाथा कोसं यतस्वति यतस्वति संवदाथां यतस्वति इति यजस्वति संवदाथां वसाथा कोसकोसं वदाथां भत्तं भत्तं वसाथा कोसकोसं वदाथां भत्तं साथां भत्तं भत्तं वसाथां वसाथां भत्तमग्निमग्निं भर्तं वसाथां वसाथां भर्तमग्निं भर्तमग्निमग्निं भर्तं भर्तमग्निं व्रीष्यं व्रीष्यमग्निं भर्तं भर्तमग्निं व्रीष्यं व्रीष्यं व्रीष्यमग्निमग्निं व्रीष्यं व्रीष्यमिति व्रीष्यं वसाथां वसाथागोंसकोंसं वसाथागोंसवर्विदा सुवर्विदा वसाथागोंसकोंसं वसाथागोंसवर्विदा वसाथागोंसवर्विदा सुवर्विदा वसाथां वसाथागोंसवर्विदा समीची समीची सुवर्विदा वसाथां वसाथागोंसवर्विदा सुवर्विदा समीची समीची सुवर्विदा सुवर्विदा समीची उरसोरसा समीची सुवर्विदा सुवर्विदा समीची उरसा समीची उरसोरसा समीची समीची उरसात्मनात्मनोरसा समीची समीची उरसात्मना समीची इति समीची उरसात्मनात्मनोरसोरसात्मनान्तरग्निमग्निमन्तर्भरिष्यन्ति भरिष्यन्ति अन्तरग्निमग्निमन्तर्भरिष्यन्ति अन्तर्भरिष्यन्ति भरिष्यन्ति अन्तरन्तर्भरिष्यन्ति ज्योतिष्मन्दं ज्योतिष्मन्दं भरिष्यन्ति अन्तरन्तर्भरिष्यन्ति ज्योतिष्मन्दं भरिष्यन्ति ज्योतिष्मन्दं ज्योतिष्मन्दं भरिष्यन्ति भरिष्यन्ति ज्योतिष्मन्दमजस्रमजस्रं ज्योतिष्मन्दं भरिष्यन्ति भरिष्यन्ति ज्योतिष्मन्दमजस्रं भरिष्यन्ति इति भरिष्यन्ति ज्योतिष्मन्दमजस्रमजस्रं ज्योतिष्मन्दं ज्योतिष्मन्दमजस्रमिति रजस्रं ज्योतिष्मन्दं ज्योतिष्मन्दमजस्रमित् रजस्रमिति रजस्रमजस्रमित् विश्वभरा विश्वभरा अस्ति विश्वभरा इति विश्वाथर्वाथर्वाथर्वात्वा प्रथमः प्रथमस्त्वाथर्वाथर्वात्वा प्रथमः प्रथमः प्रथमस्त्वात्वा प्रथमो निर्निष्प्रथमस्त्वात्वा प्रथमो निर्निष्प्रथमः प्रथमो निरमन्थतमन्थन् निष्प्रथमः प्रथमो निरमन्थत् निरमन्थतमन्थन् निर्निरमन्थदग्ने अग्ने अमन्थन् निर्निरमन्थदग्ने अमन्थदग्ने अग्ने अमन्थदमन्थदग्ने इत्यग्ने अग्ने अग्ने त्वां त्वामग्ने पुष्करात् पुष्करादग्ने त्वां त्वामग्ने पुष्करात् पुष्करात् पुष्करादग्ने अग्ने पुष्करादध्यधि पुष्करादग्ने अग्ने पुष्करादधि पुष्करादध्यधि पुष्करात् पुष्करादध्यथर्वाथर्वाधि पुष्करात् पुष्करादध्यथर्वाध्यथर्वाध्यधर्वा निर्निरथर्वाध्यध्यथर्वानि थर्वा निर्णय सहस्रं भरः शुचिरिपः सहस्रम् भरस्सहस्रम् शुचिजिपो अग्निः सहस्रम्भर इति सहस्रम् भरः शुचिजिप्पो अग्निरग्निः शुचिजिह्व शुचिजिह्वो अग्निः शुचिजिह्वः अग्निरित्यग्निः सीदस्व सीदस्व सगोंसगोंसीदस्व महान् महान् सीदस्व सगोंसगोंसीदस्व महान् सीदस्व महान् महान् सीदस्व सीदस्व महागो अस्यसि महान् सीदस्व सीदस्व महागो असि महागो अस्यसि महान् महागो असि शोचस्व शोचस्वासि महान् महागो असि शोचस्वासि शोचस्व शोचस्वास्यसि शोचस्व देववीतमो देववीतमः शोचस्वास्यसि शोचस्व देववीतमः शोचस्व देववीतमो देववीतमः शोचस्व शोचस्व देववीतमः देववीतम इति देवा वीतमः धूमम् विविधो ममग्ने अग्ने धूमम् विविधो ममग्ने धूममग्ने अग्ने धूमम् धूममग्ने अरुषमरुषमग्ने धूमम् धूममग्ने अरुषम् अग्ने अरुषमरुषमग्ने अग्ने अरुषम् येध्यमियेध्यारुषमग्ने अग्ने अरुषम् येध्यारुषम् येध्यमियेध्यारुषमरुषम् येध्य सृज सृजमियेध्यारुषमरुषम् येध्य सृज येध्य सृज सृजमियेध्यमियेध्य सृज प्रशस्त प्रशस्त सृजमियेध्यमियेध्य सृज प्रशस्त प्रशस्त प्रशस्त सृज सृज प्रशस्त दर्शतम् दर्शतम् प्रशस्त सृज सृज प्रशस्त दर्शतम् दर्शतम् दर्शतम् प्रशस्त प्रशस्त दर्शतम् प्राशस्त दर्शतमिति दर्शतम् जनिष्वाहिजेन्यो जेन्यो हि जेन्यो अग्रे अग्रे जेन्यो हि जेन्यो अग्रे जेन्यो अग्रे अग्रे जेन्यो जेन्यो अग्रे अह्नामह्नामग्रे जेन्यो जेन्यो अग्रे अह्नाग्रे अह्नामह्नामग्रे अग्रे अह्नागुंहितो हितो अह्नामग्रे अग्रे अह्नागुंहितः अह्नागुंहितो हितो अह्नामह्नागुंहितो हितेषु हितेषु हितो अह्नामह्नागुंहितो हितेषु हितेषु हितेषु हितो हितो हितेष्वरुषो अरुषो हितेषु हितो हितो हितेष्वरुषः हितेष्वरुषो अरुषो हितेषु हितेष्वरुषो वनेषु वनेष्वरुषो हितेषु हितेष्वरुषो वनेषु वरुषो वनेषु वनेष्वरुषो अरुषो वनेषु वनेषु वनेषु मेदमे सप्त सप्तदमे दमे दमे दमे सप्त रत्ना सप्तदमे दमे दमे दमे सप्त रत्ना मेदम इति दमे दमे रत्ना रत्ना सप्त सप्त रत्ना तथा नो तथा नो रत्ना सप्त सप्त रत्ना तथा नः तथा नो दधा नो रत्ना रत्ना तथा नोऽग्निरग्निर्दधा नो रत्ना रत्ना दधा नोऽग्निः नोऽग्निरग्निर्दधा नो दधा नोऽग्निर्होताग्निर्दधानोऽग्निर्होताग्निर्होताहोताग्निरग्निर्होतानि निहोताग्निरग्निर्होतानि होतानिषसादसादनिहोतानिषसादसादनि निषसादायजी यान यजी यान् ससादनि निषसादायजीयान्सादायजीयान्सादसादायजीयाजीयानिजीयान्ते वाजुर्वायुस्ते सुगुंसन्ते वायुः ते वाजुर्वाजुस्ते ते वाजुर्मादरिष्वा मादरिष्वा वाजुस्ते ते वाजुर्मादरिष्वादरिष्वा मादरिष्वा वाजुर्वाजुर्मादरिष्वा दधातु दधातु मादरिष्वा वाजुर्वाजुर्मादरिष्वा दधातु मादरिष्वा दधातु दधातु मादरिष्वा मादरिष्वा दधातु उत्तानाजा उत्तानाजी दधातु मादरिष्वा मादरिष्वा दधातु उत्तानाजी उत्तानाजा उत्तानाजी दधातु दधातु उत्तानाजी हृदयगुं हृदयमुत्तानाजी दधातु दधातु उत्तानाजी हृदयमुत्तानाजी हृदयगुं हृदयमुत्तानाजा उत्तानाजी हृदयं यद्यद्हृदयमुत्तानाजा उत्तानाजी हृदयं यद् उत्तानाजा इत्युत्तानाजी हृदयं यद्यद्हृदयगो हृदयं यद्विलिष्टं विलिष्टं यद्हृदयगो हृदयं यद्विलिष्टम् विलिष्टम् विलिष्टम् यद्यद्विलिष्टम् विलिष्टमिति विलिष्टम् देवानां योजो देवानां देवानां यश्चरति चरति यो देवानां देवानां यश्चरति यश्चरति चरति यो यश्चरति प्राणथेन प्राणथेन चरति यो यश्चरति प्राणथेन प्राणथेन प्राणथेन चरति चरति प्राणथेन तस्मै तस्मै प्राणथेन चरति चरति प्राणथेन तस्मै प्राणेन तस्मै तस्मै प्राणथेन प्राणथेन तस्मै जगदस्मै प्राणथेन प्राणथेन तस्मै च प्राणथेनेति प्राणथेन तस्मै च तस्मै तस्मै च देवि देवि च तस्मै तस्मै च देवि देवि देवि च देवि वषट् वषट् देवि च देवि वषट् देवि वषट् वषट् देवि देवि वषडस्त्वस्तु वषट् देवि देवि वषडस्तु वषडस्त्वस्तु वषट् वषडस्तु तुभ्यं दुभ्यमस्तु वषट् वषडस्तु तुभ्यम् अस्तु तुभ्यं दुभ्यमस्त्वस्तु तुभ्यम् दुभ्यमिति दुभ्यम् सुजातो ज्योतिषा ज्योतिषा सुजातः सुजातो ज्योतिषा सह सह ज्योतिषा सुजातः सुजातो ज्योतिषा सह ज्योतिषातः ज्योतिषा ज्योतिषातः जन्म जन्म सह ज्योतिषा ज्योतिषातः जन्म शर्म शर्म सह सह शर्मवरोधम् वरोधकम् शर्म सह सह शर्मवरोधम् शर्मवरोधम् वरोधकम् शर्म शर्मवरोधमावरोधकम् शर्म शर्मवरोधम् वरुथमावरुथम् वरुथमासदो असद आवरुथम् वरुथमासदः असदो असद आसदस्वरसद आसदस्वः अग्ने वासो वासो अग्ने विश्वरूपम् विश्वरूपमग्ने वासो वासो अग्ने विश्वरूपम् अग्ने विश्वरूपम् विश्वरूपमग्ने अग्ने विश्वरूपघोंसघोंसम् विश्वरूपमग्ने अग्ने विश्वरूपघोंसम् विश्वरूपघोंसघोंसम् विश्वरूपम् विश्वरूपघोंसम् येस्त्वम् येस्त्वसम् विश्वरूपम् विश्वरूपघोंसम् येस्त्वारूपमिति विश्वारूपम् येस्त्वयेस्त्वसघोंसम् येस्त्व विभावसो विभावसो येस्त्वसघोंसम् येस्त्व विभावसो येस्त्वविभावसो विभावसो येस्त्वयेस्त्वविभावसो विभावसो इति विभावसो ृहतासुषुक्निराग्ने अग्न आसु शुक्निराग्ने आग्ने अग्न आग्ने जाहि याह्यग्न आग्ने जाहि अग्ने जाहि याह्यग्ने अग्ने जाहि सुषस्तिभिर्याह्यग्ने अग्ने जाहि सुषस्तिभिः याहि सुषस्तिः सुषस्तिभिः याहि याहि सुषस्तिभिः सुषस्तिभिरिति सुषस्तिभिः ऊर्ध्व ऊर्ध्व ऊर्ध्व ऊष्णो नस्सु ऊर्ध्व ऊर्ध्व ऊष्णः ऊष्णो नस्सूष्ण ऊतय ऊतये नस्सूष्ण ऊतये सुनो नस्सु सुन ऊतय ऊतये नस्सु सुन ऊतये ऊतय ऊतये नोन ऊतये तिष्ठ तिष्ठोतये नोन ऊतये तिष्ठ ऊतये तिष्ठ तिष्ठोतय ऊतये तिष्ठ देवो देवस्तिष्ठोतय ऊतये तिष्ठ देवः तिष्ठ देवो देवस्तिष्ठ तिष्ठ देवो नन देवस्तिष्ठ तिष्ठ देवो न देवो नन देवो देवो न सविता सविता न देवो देवो न सविता सविता सविता नन सविता सविदेति सविता वाजस्य वाजस्योर्ध्व ऊर्ध्वो वाजस्य सनिता सनिता वाजस्योर्ध्व ऊर्ध्वो वाजस्य सनिता वाजस्य सनिता सनिता वाजस्य वाजस्य सनिता यत् यत् सनिता वाजस्य वाजस्य सनिता यत् यत् सनिता सनिता यदञ्जिभिरञ्जिभिर्यत् सनिता सनिता यदञ्जिभिरञ्जिभिर्यत् यदञ्जिभिर्वाघद्भिर्वाघद्भिरञ्जिभिर्यत् यदञ्जिभिर्वाघद्भिः अञ्जिभिर्वाघद्भिरञ्जिभिरञ्जिभिर्वाघद्भिर्विक्वजामहे विक्वजामहे वाघद्भिरञ्जिभिरञ्जिभिर्वाघद्भिर्विक्वजामहे अञ्जिभिरित्यञ्जीभिः वाघद्भिर्विक्वजामहे विक्वजामहे वाघद्भिर्वाघद्भिर्विक्वजामहे वाघद्भिरिति वाघद्भिः विक्वजामः इति विक्वजामहे जातो जातस्य स जातो गर्भो गर्भो जातस्य स जातो गर्भः जातो गर्भो गर्भो जातो जातो गर्भो अस्यसि गर्भो जातो जातो गर्भो असि गर्भो अस्यसि गर्भो गर्भो असि रोदस्यो रोदस्योरसि गर्भो गर्भो असि रोदस्यो रोदस्यो रोदस्योरस्य रोदस्योरग्नेऽग्ने रोदस्योरस्य रोदस्योरग्ने रोदस्योरग्नेऽग्ने रोदस्यो रोदस्योरग्ने चारुश्चारुरग्ने रोदस्यो रोदस्योरग्ने चारुः अग्ने चारुश्चारुरग्नेऽग्ने चारुर्विभृतो विभृतश्चारुरग्नेऽग्ने चारुर्विभृतः चारुर्विभृतो विभृतश्चारुश्चारुर्विभृत ओषधीष्वोषधीषु विभृतश्चारुश्चारुर्विभृत ओषधीषु विभृत ओषधीष्वोषधीषु विभृतो विभृत ओषधीषु विभृतः ओषधेषु शिशुश्चित्रश्चित्रशिशुः परिपरिशिशुश्चित्रश्चित्रशिशुः परिशिशुः परिपरिशिशुशिशुः परितमागुंसितमागुंसि परिशिशुशिशुः परितमागुंसि परितमागुंसितमागुंसि परिपरितमागुस्यक्तो अर्क्तस्तमागुंसि परिपरितमागुस्यक्तः स्यक्तो अर्क्तस्तमागुंसितमागुस्यक्तः प्राक्तस्तमागुंसितमागुस्यक्तः प्राक्तः प्राक्तो अर्क्तप्रमातृभ्यो मातृभ्यः प्राक्तो अर्क्तः प्रमातृभ्यः मातृभ्यो मातृभ्यः प्रमातृभ्यो अध्यधि मातृभ्यः प्रमातृभ्यो अधि मातृभ्यो अध्यधि मातृभ्यो मातृभ्यो अधिकनिकृतकनिक क्रदति मातृभ्यो मातृभ्यो अधिकनिक्रदत् मातृभ्य इति मातृभ्यः अधिकनिक्रदत् कनिक्रदत्यधिकनिक्रदद्यागाः कनिक्रदत्यधिकनिक्रदत्याः कनिक्रदत् कनिक्रदद्याः भवस्थिरस्थिरो भव वेद्वङ्गो वेद्वङ्गो भवस्थिरस्थिरो भव वेद्वङ्गा वेद्वङ्गो वेद्वङ्गो भव भव वेद्वङ्ग आशुराशुरु वेद्वङ्गो भव भव वेद्वङ्ग आशुः वेद्वङ्ग आशुराशुर्वेद्वङ्गो वेद्वङ्ग आशुर्भव भवाशुर्वेद्वङ्ग वेद्वङ्ग आशुर्भवा वेद्वङ्ग इति वीडु अङ्गः आशुर्भव भवाशुराशुर्भव वाजी वाजी भवाशुराशुर्भव वाजी वाजी वाजी भव भव वाद्यर्वन्नर्मनु वाजी भव भव वाद्यर्वन् वाद्यर्वन्नर्मनु वाजी वाद्यर्वन् नित्यर्वन् भव भव पृथः पृथुर्भव सुषदः सुषदो भव पृथः पृथुर्भव सुषदः सुषदो भव भव सुषदस्त्वन्तगो सुषदो भव भव सुषदस्त्वम् सुषदस्त्वन्तगो सुषदः सुषदस्त्वमग्नेरग्नेस्त्वगो सुषदः सुषदस्त्वमग्ने इति सुषदः अग्नेरग्नेस्त्वन्तमग्ने पुरीषवाहनः पुरीषवाहनो अग्नेस्त्वन्तमग्ने पुरीषवाहनः पुरीषवाहनः पुरीषवाहनो अग्नेरग्नेः पुरीषवाहनः पुरीषवाहन इति पुरीषवाहनः शिवो भव भव शिवशिवो भव प्रजाभ्यः प्रजाभ्यो भव शिवशिवो भव प्रजाभ्यः प्रजाभ्यः प्रजाभ्यो भव भव प्रजाभ्यो मानुषेभ्यो मानुषेभ्यः प्रजाभ्यो भव भव प्रजाभ्यो मानुषेभ्यः प्रजाभ्यो मानुषेभ्यो मानुषेभ्यः प्रजाभ्यः प्रजाभ्यो मानुषेभ्यस्त्वन्तम् मानुषेभ्यः प्रजाभ्यः प्रजाभ्यो मानुषेभ्यस्त्वम् प्रजाभ्य इति प्राजाभ्यः मानुषेभ्यस्त्वन्तम् मानुषेभ्यो मानुषेभ्यस्त्वमङ्गिरो अङ्गिरस्त्वम् मानुषेभ्यो मानुषेभ्यस्त्वमङ्गिरः मङ्गिरो अङ्गिरस्त्वन्तमङ्गिरः ङ्गिरः द्यावा पृथिवी मामाद्यावा पृथिवी अभ्यविद्यावा पृथिवी मामाद्यावा पृथिवी अभि द्यावा पृथिवी अभ्यविद्यावा पृथिवी द्यावा पृथिवी अभिषुषुजशुषुचो अभिद्यावा पृथिवी द्यावा पृथिवी अभिषुषुचः द्यावा पृथिवी इति द्यावा पृथिवी अभिषुषुजशुषुचो अभ्यभिषुषुचो मामाशुषुचो अभ्यभिषुषुचो मामाशुषुजशुषुचो मान्तरिक्षमन्तरिक्षं माशुषुजशुषुचो मान्तरिक्षम् मान्तरिक्षमन्तरिक्षम् मामान्तरिक्षम् मामान्तरिक्षम् मामान्तरिक्षम् मान्तरिक्षम् मामान्तरिक्षमन्तरिक्षम् मा वनस्पतेन वनस्पतेन् मान्तरिक्षमन्तरिक्षम् मा वनस्पतेन मा वनस्पतेन वनस्पतेन् मा वनस्पतेन वनस्पतेनिति वनस्पतेन प्रीत्वे दुःप्रप्रीतु वाजी वाज्ये दुःप्रप्रीतु वाजी वाजी वाज्ये त्वेतु वाजी कनिक्रदत् कनिक्रदत् वाज्ये त्वेतु वाजी कनिक्रदत् वाजी कनिक्रदत् कनिक्रदद्वाजी वाजी कनिक्रदन्नानदन्नानदत् कनिक्रदद्वाजी वाजी कनिक्रदन्नानदत् कनिक्रदन्नानदन्नानदत् कनिक्रदत् कनिक्रदन्नानदद्रासभो रासभो नानदत् कनिक्रदत् कनिक्रदन्नानदद्रासभासभो रासभो नानदन्नानदद्रासभः पत्वा पत्वा रासभो नानदन्नानदद्रासभः पत्वा रासभः पत्वा पत्वा रासभो रासभः पत्वाग्निमग्निम् भरन् भरन् अग्निम् पुरेश्यम् पुरेश्यमग्निम् भरन् भरन् अग्निम् पुरेश्यम् पुरेश्यम् पुरेश्यमग्निरग्निम् पुरेश्यम् मामा पुरेश्यमग्निमग्निम् पुरेश्यम् मापुरेश्यम् मामा पुरेश्यम् पुरेश्यम् मापादि पादि मा पुरेश्यम् पुरेश्यम् मापादि मापादि पादि मामा पाद्यायुष आयुषः पादि मामा पाद्यायुषः पाद्यायुष आयुषः पादि पाद्यायुषः पुरा पुरायुषः पादि पाद्यायुषः पुरा आयुषः पुरा पुरायुष आयुषः पुरा इति पुरा रासभो वाम् वागुं रासभो रासभो वाङ्कनिकृदत् कनिकृदत् वागुं रासभो रासभो वाङ्कनिकृदत् वाङ्कनिकृदत् कनिकृदत् वाम् वाङ्कनिकृदत् सुयुक्तः सुयुक्तः कनिकृदत् वाम् वाङ्कनिकृदत् सुयुक्तः कनिकृदत् सुयुक्तः सुयुक्तः कनिकृदत् कनिकृदत् सुयुक्तो वृषणा वृषणा सुयुक्तः कनिकृदत् कनिकृदत् सुयुक्तो वृषणा सुयुक्तो वृषणा वृषणा सुयुक्तः सुयुक्तो वृषणा रथे रथे वृषणा सुयुक्तः सुयुक्तो वृषणा रथे सुयुक्त इति सुयुक्तः रथे रथे वृषणा वृषणा रथे इति रथे वामग्निमग्निम् वागुंसद वामग्निम् वामग्निमग्निम् वाम् वामग्निम् पुरेश्यम् पुरेश्यमग्निम् वाम् वामग्निम् पुरेश्यम् अग्निम् पुरेश्यम् पुरेश्यमग्निमग्निम् पुरेश्यमाशुराशुः पुरेश्यमग्निमग्निम् पुरेश्यमाशुराशुः पुरेश्यम् पुरेश्यमाशुः दूतो दूत आशुः पुरेश्यम् पुरेश्यमाशुर्दूतः आशुर्दूतो दूत आशुराशुर्दूतो महाद्वहाद्दूत आशुराशुर्दूतो वहादूतो महाद्वहाद्दूतो दूतो भादित इतो भहाद्दूतो दूतो भादितः भादित इतो वहाद्वहादितः अग्निमग्निम् वृषा वृषाग्निम् वृषणम् वृषणमग्निम् वृषा वृषाग्निम् वृषणम् अग्निम् वृषणम् वृषणमग्निमग्निम् वृषणम् भरन् भरन् वृषणमग्निमग्निम् वृषणम् भरन् वृषणम् भरन् भरन् वृषणम् वृषणम् भरन्नपामपाम् भरन् वृषणम् वृषणम् भरन्नपामपामपाम् भरन् भरन्नपाङ्गर्भम् गर्भमपाम् भरन् भरन्नपाङ्गर्भम् अपाङ्गर्भम् गर्भमपामपाङ्गर्भगुम् समुद्रियगुम् समुद्रियम् गर्भमपामपाङ्गर्भगुम् समुद्रियम् गर्भगुम् समुद्रियगुम् समुद्रियम् गर्भम् गर्भगुम् समुद्रियम् समुद्रियमिति समुद्रियम् अग्नेग्नायाहियाग्नेग्नायाहियाजाहि वीतये वीतये जाह्याजाहि वीतये वीतये वीतये जाहि जाहि वीतये अर्थमृतम् वीतये जाहि जाहि वीतये अर्थम् वीतय अर्थमृतम् वीतये वीतय अर्थको सत्यगो सत्यमृतम् वीतये वीतय अर्थको सत्यम् मृतगो सत्यगो सत्यमृतमृतगो सत्यम् सत्यमिति सत्यम् ओषधयः प्रति प्रत्योषधय ओषधयः प्रतिगृह्णीति गृह्णीत प्रत्योषधय ओषधयः प्रतिगृह्णीतागृह्णीत गृह्णीत प्रति प्रतिगृह्णीताग्निमग्निम् गृह्णीत प्रति प्रतिगृह्णीताग्निम् गृह्णीताग्निमग्निम् गृह्णीत गृह्णीताग्निमेतमेतमग्निम् गृह्णीत गृह्णीताग्निमेतम् अग्निमेतमेतमग्निमग्निमेतको शिवको शिवमेतमग्निमग्निमेतको शिवम् एतको शिवको शिवमेतमेतको शिवमायन्तमायन्तकुं शिवमेतमेतकुं शिवमायन्तम् शिवमायन्तमायन्तकुं शिवको शिवमायन्तमभ्यायन्तकुं शिवको शिवमायन्तमभ्यायन्तमभ्यायन्तमायन्तमभ्यत्रात्राभ्यायन्तमायन्तमभ्यत्रायन्तमित्याभ्यत्रयुष्मान्युष्मानत्राभ्यभ्यत्रयुष्मान् युष्मानित्युष्मान्यस्य विश्वान्यस्य विश्वा अमतेरमतेर्विश्वा विश्वा अमतेररातेररातेरमतेर्विश्वा विश्वा अमतेररातेरमतेररातेरमतेर्निषेदन् निषेदन् नरातेरमतेरमतेररातेर्निषेदन् नरातेर्निषेदन् निषेदन् नरातेररातेर्निषेदन् नो नो निषेदन् नरातेररातेर्निषेदन् निषेदन् नो नो निषेदन् निषेदन् नो अपाम नो निषेदन् निषेदन् नो अपाषेदन्निति निषेदन् नो अपाम नो नो अपदुर्मतिन्द्रुमतिमप नो नो अपदुर्मतिम् अपदुर्मतिन्दुर्मतिमपापदुर्मति गोहनद्धनद्दुर्मतिमपापदुर्मति गोहनत मतिगोहनद्धनद्दुर्मतिन्दुर्मतिगोहनत् ओषधय प्रति प्रत्योषधय ओषधय प्रतिमोदध्वम् मोदध्वम् प्रत्योषधय ओषधय प्रतिमोदध्वम् मोदध्वम् मोदध्वम् प्रति प्रतिमोदध्वमेन मेनम् मोदध्वम् प्रति प्रतिमोदध्वमेन मोदध्वमेन मेनम् मोदध्वम् मोदध्वमेन पुष्पावती पुष्पावतीरेनम् मोदध्वम् मोदध्वमेन पुष्पावतीरेण पुष्पावतीः पुष्पावतीरेण मेनम् पुष्पावतीः सुविप्लाः सुविप्लाः पुष्पावतीरेण मेनम् पुष्पावतीः सुविप्लाः सुविप्लाः सुविप्लाः पुष्पावतीः पुष्पावतीः सुविप्लाः पुष्पावतीरिति पुष्पावतीपला इति सुविप्लाो भोजमयम् भोगर्भो गर्भो भोजमयम् भोगर्भः भोगर्भो गर्भो भो भोगर्भ अर्तिज अर्तियो गर्भो भो भोगर्भ अर्तिजः अर्तिज अर्तियो गर्भो गर्भ अर्तिजः प्रत्नम् रत्नमर्तिजो गर्भो गर्भ अर्तिजः प्रत्नम् अर्तिजम् रत्नम् रत्नमर्तिज अर्तिज प्रत्नगो सधस्थगो सधस्थम् रत्नमर्तिज अर्तिज प्रत्नगो सधस्थम् रत्नगो सधस्थगो सधस्थम् रत्नम् रत्नगो सधस्थमा सधस्थम् रत्नम् रत्नगो सधस्थमा सधस्थमा सधस्थगो सधस्थमा सदद सदना सधस्थगो सधस्थमा सदद सधस्थमिति सधास्थम् सदद सदना सदद रक्षसो अमीवा बृहतस्तु शर्मणस्तु शर्मणो बृहतस्तु शर्मणि शर्मण इति सुषण्मणः शर्मणि शर्मणि बृहतो बृहतः शर्मणि स्यागु स्यागु शर्मणि बृहतो बृहतः शर्मणि स्यामणि स्यागु स्यागु शर्मणि शर्मणि स्यामग्ने रग्ने स्यागु शर्मणि शर्मणि स्यामग्ने स्यामग्ने रग्ने स्यागु स्यामग्ने रहमहमग्ने स्यागु स्यामग्ने रहमग्ने रहमहमग्ने रग्ने रहगो सुहवस्य सुहवस्याहमग्ने रग्ने रहगो सुहवस्यागो सुहवस्य सुहवस्याह महगो सुहवस्य प्रणीतौ प्रणीतौ सुहवस्याह महगो सुहवस्य प्रणीतौ सुहवस्य प्रणीतौ प्रणीतौ सुहवस्य सुहवस्य प्रणीतौ सुहवस्येति सुहवस्याणीतामिति प्राणीतौ आपोहिष्याप आपोहिष्ठस्थ्याप आपोहिष्ठिष्ठस्थिष्ठामजो भुवो मजो भुवस्थिष्ठामजो भुवस्थामजो भुवो मजो भुवस्थस्थामजो भुवस्थास्थामजो भुवस्थस्थामजो भुवस्थास्थामजो भुवो मजो भुवस्थानो नस्तामजो भुवो मजो भुवस्थानः मयो भुव इति मजः मुवानो नस्तास्थान ऊर्ज ऊर्जेनस्तास्थान ऊर्जे ऊर्ज ऊर्जेनो न ऊर्जे दधातन दधातनोर्जेनो न ऊर्जे दधातन ऊर्जे दधातन दधातनोर्ज ऊर्जे दधातनेति दधातन हेरणाय हृणाय महे महेरणाय चक्षसे चक्षसे हृणाय महे महेरणाय चक्षसे हृणाय चक्षसे चक्षसे हृणाय हृणाय चक्षसे चक्षस इति चक्षसे भोजो जोपस्य वतमस्य वतमो भोजो जोपस्य वतमः शिवतमो वो शिवतमो रसोरस शिवतमो वो शिवतमो रसः शिवतमो रसोरस शिवतमस्य वतमो रसस्तस्य तस्य रस शिवतम शिवतमो रसस्तस्य शिवतम इति शिवास्तस्य तस्य रसोरसस्तस्य भादेत भादेत तस्य रसोरसस्तस्य भादेत तस्य भादेत भादेत तस्य रस्य भादेतेः भादेत तस्य रस्य भादेतेः भादेतेः भादेत भादेते हनो न इह भादेत भादेते हनः इहे हनः इति न शतीरिवेवो शतीरु शतीरिव मातरो मातर इवो शतीरु शतीरिव मातरः मातरो मातर इवेव मातरः मातर इति मातरः स्मारमरन्तस्मै तस्मारङ्गमामगमामारन्तस्मै तस्मारङ्गमामारङ्गमामगमामारमरङ्गमामवो भोगमामारमरङ्गमामवः रामवो भोगमामगमामभो यस्य यस्य भोगमामगमामभो यस्य यस्य भो भो यस्य क्षजाक्षजायस्य भो भो यस्य क्षजाय क्षजाक्षजायजस्यस्यक्षजाय जन्मथ जन्मथ क्षजायजस्येजस्य क्षजाय जन्मथ क्षजाय जन्मथ जन्मथ क्षजाय क्षजाय जन्मथा जन्मथेति जन्मथा आपो जनयथ जनयथाप आपो जनयथा च जनयथाप आपो जनयथा च जनयथा च जनयथ जनयथा च नोनश्च जनयथ जनयथा जनः नोनश्च जनः इति संसृत्य संसृत्य मित्रो मित्रस्य संसृत्य पृथिवीम् पृथिवीकंसृत्य मित्रो मित्रस्य संसृत्य पृथिवीसृत्य पृथिवीम् पृथिवीकंसृत्य संसृत्य पृथिवीम् भूमिम् भूमिम् पृथिवीकंसृत्य संसृत्य पृथिवीम् भूमिसृज्येति संसृज्यां भूमिम् भूमिम् पृथिवीम् पृथिवीम् भूमिम् च भूमिम् पृथिवीम् पृथिवीम् भूमिम् च भूमिम् च भूमिम् भूमिम् च ज्योतिषा ज्योतिषा च भूमिम् भूमिम् च ज्योतिषा ज्योतिषा ज्योतिषा च ज्योतिषा सह सह ज्योतिषा च ज्योतिषा सह ज्योतिषा सह सह ज्योतिषा ज्योतिषा सह हेति सह सञ्जातवेद सञ्जातवेद सुजातुंसुजातुञ्जातवेद समग्निमग्निञ्जातवेद सुजातुंसुजातुञ्जातवेद समग्निम् सुजातमिति सुजातवेद समग्निमग्निञ्जातवेद सञ्जातवेद समग्निम् वै ईश्वानरम् वै ईश्वानरमग्निञ्जातवेद सञ्जातवेद समग्निम् वै ईश्वानरम् जातवेद समिति जाता वेद समग्निम् वै ईश्वानरम् वै ईश्वानरमग्निमग्निम् वै ईश्वानरम् विभुम् विभुम् वै ईश्वानरमग्निमग्निम् वै ईश्वानरम् विभुम् ईश्वानरम् विभुम् विभुम् वैश्वानरम् वैश्वानरम् विभुम् विभुमिति वि भुम् यक्ष्मायत्पात्मा जक्ष्माजा जक्ष्मायत्पासकोऽसन्ता जक्ष्माजा जक्ष्मायत्पासौ पासकोऽसन्त्वा आत्वासकोऽ सृजामि सृजामि सन्त्वा आत्वासकोऽ सृजामि सृजामि सृजामि सकौ सकौ सृजामि प्रजाभ्यः प्रजाभ्यः सृजामि सकौ सकौ सृजामि प्रजाभ्यः सृजामि प्रजाभ्यः प्रजाभ्यः सृजामि सृजामि प्रजाभ्यः इति प्राजाभ्यः विश्वे त्वा त्वा विश्वे विश्वे त्वा देवा देवास्त्वा विश्वे विश्वे त्वा देवा देवा देवास्त्वा त्वा देवा वैश्वानरा वैश्वानरा देवास्त्वा त्वा देवा वैश्वानरा देवा वैश्वानरा वैश्वानरा देवा देवा वैश्वानरा सकोऽसं वैश्वानर सुरा देवा देवा वैश्वानरास्सृजन्तुभेनानुष्टुभेन सृजन्तु सृजन्तानुष्टुभेन छन्दसा छन्दसानुष्टुभेन सृजन्तु सृजन्तानुष्टुभेन छन्दसा अनुष्टुभेन छन्दसा छन्दसानुष्टुभेनानुष्टुभेन छन्दसाङ्गिरस्पृदङ्गिरस्पृच्छन्दसानुष्टुभेनानुष्टुभेन बाहुभ्या गोशक्त्या शक्त्या बाहुभ्या मदितरतिर्बाहुभ्या गोशक्त्या शक्या बाहुभ्यामदिदिर्भ्यामदिदिर्भ्यामदिदिर्भ्याधियादिदिर्बाहुभ्याम्बाहुभ्यामदिदिर्भ्यादियादिदिर्बाहुभ्याम्बाहुभ्यामदिदिर्भ्या पुत्रम् मातापुत्रम् यथा यथा पुत्रम् मातापुत्रम् यथा यथा पुत्रम् यथोपस्थे यथा पुत्रम् यथोपस्थे छन्दसाङ्गिरस्वद्दिशो दिशोऽङ्गिरस्वच्छन्दसाङ्गिरस्वद्दिशः

छन्दसा त्रैष्टुभेन छन्दसाङ्गिरस्पदाङ्गिरस्पदङ्गिरस्पच्छन्दसा छन्दसा देवानां पत्नी पत्नी स्वा पत्नी देवी देवदेवेः पत्नी स्वात्मा त्रयोजनयस्त्वात्मा जनयोवरो त्रयोवरो त्रयोजनय स्वाजनयोजनैस्त्वा देवीर्देवी स्वाजनयोजनैस्त्वा देवीर्देवी स्वात्वा पचन्तु खे ध्रुवा रोचनेन विश्वा विश्वा रोचनेन दीदिः दीदिः रोचनेन विश्वा रोचनेन विश्वा विश्वा रोचनेन रोचनेन विश्वा विश्वा रोचनेन रोचनेन विश्वा विश्वा विश्वा विश्वा आभाहि भाह्या विश्वा विश्वा आभाहि आभाहि भाह्या भाहि प्रदिश प्रदिशो भाह्या भाहि प्रदिशः प्रदिश प्रदिशो भाहि भाहि प्रदिश पृथिव्याः पृथिव्याः प्रदिशो भाहि भाहि प्रदिश पृथिव्याः पृथिव्याः पृथिव्याः प्रदिश प्रदिश पृथिव्याः पृथिव्यास्वेद्यस्वचेद्यस्वाग्ने अग्न इध्यस्वचेद्यस्वाग्ने स्वाग्ने अग्न इध्यस्वेद्यस्वाग्ने प्राग्न इध्यस्वेद्यस्वाग्ने प्राग्ने प्राग्ने अग्ने प्रचज प्राग्ने अग्ने प्रच प्रच बोधय बोधय च प्रच बोधय बोधय बोधय च बोधयैनमेनम् बोधय च बोधयैनम् बोधयैनमेनम् बोधय बोधयैनमुदुदेनम् बोधय बोधयैनमुत् एनमुदुदेन मे नमुच्च चोदेन मे नमुच्च चोदुच्च तिष्ठ तिष्ठ चोदुच्च तिष्ठ तिष्ठ तिष्ठ जज तिष्ठ महते महते तिष्ठ जज तिष्ठ महते महते महते तिष्ठ तिष्ठ महते सौभगाय सौभगाय महते तिष्ठ तिष्ठ महते सौभगाय महते सौभगाय सौभगाय महते महते सौभगाय सौभगायेति सौभगाय माचरिषदृषच्च माचरिषत् ऋषदृषच्च च ऋषदुपसत्तोपसत्ता ऋषच्च च ऋषदुपसत्ता ऋषदुपसत्तोपसत्ता ऋषदृषदुपसत्ता ते त उपसत्ता ऋषदृषदुपसत्ता ते उपसत्तोपसत्ता ते अग्ने अग्ने त उपसत्तोपसत्ता ते अग्ने उपसत्तेत्युपसत्ता अग्ने अग्ने ते ते अग्ने ब्रह्माणो ब्रह्माणो अग्ने ते ते अग्ने ब्रह्माणः अग्ने ब्रह्माणो ब्रह्माणो अग्ने अग्ने ब्रह्माणस्ते ते ब्रह्माणो अग्ने अग्ने ब्रह्माणस्ते ब्रह्माणस्ते ते ब्रह्माणो ब्रह्माणस्ते यशसो यशसस्ते ब्रह्माणो ब्रह्माणस्ते यशसः यशसो यशसस्ते ते यशसन्तु सन्तु यशसस्ते ते यशसन्तु यशसन्तु सन्तु यशसो यशसन्तु मा सन्तु यशसो यशसन्तु मा सन्तु सन्तु मान्ये अन्ये मा सन्तु सन्तु मान्ये अन्ये अन्ये मा मान्ये अन्य इत्यन्ये त्वामग्ने अग्ने त्वाम् त्वामग्ने वृणते वृणते अग्ने त्वाम् त्वामग्ने वृणते अग्ने वृणते वृणते अग्ने अग्ने वृणते ब्राह्मण ब्राह्मण वृणते अग्ने अग्ने वृणते ब्राह्मण ब्राह्मण ब्राह्मण वृणते वृणते ब्राह्मण इम इमे ब्राह्मण वृणते वृणते ब्राह्मण इमे ब्राह्मण इम इमे ब्राह्मण ब्राह्मण इमे शिव शिव इमे ब्राह्मण ब्राह्मण इमे शिव इमे शिव शिव इम इमे शिवो अग्ने अग्ने शिव इम इमे शिवो अग्ने शिवो अग्ने अग्ने शिव शिव अग्ने संवरणे संवरणे अग्ने शिव शिव अग्ने संवरणे संवरणे संवरणे अग्ने अग्ने संवरणे भव भव संवरणे अग्ने अग्ने संवरणे भव संवरणे भव भव संवरणे संवरणे भवानो नो भव संवरणे संवरणे भवानः संवरण इति संवरणे भवानो नो भव भवानः महानः नो न सपत्नः सपत्नः नो अभिमाति चिदभिमाति जन्न सपत्नः सपत्नः नो अभिमाति चित् एति सपत्नाः नो अभिमाति चिदभिमाति जन्नो नो अभिमाति चिच्च चाभिमाति जन्नो नो अभिमाति चिच्च अभिमाति चिच्च चाभिमाति चिदभिमाति चिच्च स्वे स्वे चाभिमाति चिदभिमाति चिच्च स्वे अभिमाति चिदित्यभिमाति चित् स्वे स्वे च स्वे गजे गजे स्वे च स्वे गजे गजे गजे स्वे स्वे गजे जागृहि जागृहि गजे स्वे स्वे गजे जागृहि जागृहि जागृहि गजे गजे जागृह्य प्रयुच्छन्न प्रयुच्छन् जागृहि गजे गजे जागृह्य प्रयुच्छन् जागृह्य प्रयुच्छन्न प्रयुच्छन् जागृहि जागृह्य प्रयुच्छन् प्रयुच्छन् नित्यप्रायुच्छन् है वैवेहे हैवाग्ने अग्न एवेहे हैवाग्ने वाग्ने अग्न एवैवाग्ने अध्यध्यग्न एवैवाग्ने अधि अग्ने अध्यध्यग्ने अग्ने अधिधारय धारयाध्यग्ने अग्ने अधिधारया रजिगोरयन्धारयाध्यधिधारयारयम् धारया रजिगोरयम् धारय धारयारयम् मामारयम् धारय धारयारयम् मामारजिगोरयम् मात्वा तामारजिगोरयम् मात्वा मामात्वानि नित्वा मामात्वानि नित्वा त्वानि क्रन् क्रन् नित्वा त्वानि क्रन् क्रन् क्रन्नि क्रन् पोर्भजतः पोर्भजतः क्रन् निक्रन् पूर्वजितः पूर्वजितः पूर्वजितः क्रन् क्रन् पूर्वजितो निकारिणो निकारिणः पूर्वजितः क्रन् क्रन् पूर्वजितो निकारिणः पूर्वजितो निकारिणो निकारिणः पूर्वजितः पूर्वजितो निकारिणः वचित इति पूर्वाजितः निकारिण इति निकारिणः अग्ने अग्ने क्षत्रं क्षत्रमग्ने सुयमगो सुयममग्ने क्षत्रं क्षत्रमग्ने सुयमम् अग्ने सुयमगो सुयममग्ने अग्ने सुयममस्वस्तु सुयममग्ने अग्ने सुयममस्तु सुयममस्त्वस्तु सुयमगो सुयममस्तु तुभ्यं दुभ्यमस्तु सुयमगो सुयममस्तु तुभ्यम् सुयममिति सुयममस्तु तुभ्यं दुभ्यमस्त्वस्तु तुभ्यमुपसत्तोपसत्ता तुभ्यमस्त्वस्तु तुभ्यमुपसत्ताभ्यमुपसत्तोपसत्ता तुभ्यं दुभ्यमुपसत्ता वर्धतां वर्धतामुपसत्ता तुभ्यं दुभ्यमुपसत्ता वर्धता वर्धतां वर्धतामुपसत्तोपसत्ता वर्धतान्ते ते वर्धतामुपसत्तोपसत्ता वर्धतान्ते उपसत्तेत्युपासत्तान्ते ते वर्धतां वर्धतान्ते अनिष्कृतो अनिष्कृतस्ते वर्धतां वर्धतान्ते अनिष्कृतः अनिष्कृतो अनिष्कृतस्ते ते अनिष्कृतः अनिष्कृत इत्यनिष्कृतः अग्ने अग्ने क्षत्रेण क्षत्रेण अग्ने स्वाजुस्वाजुरग्ने क्षत्रेण क्षत्रेण अग्ने स्वायुः स्वाजुस्वाजुरग्ने अग्ने स्वायुस्तगो सग्स्वाजुरग्ने अग्ने स्वायुस्सं स्वाजुस्तगो रग्स्वाजुस्वाजुस्तगो रभस्वरभस्वदग्स्वाजुस्वाजुस्तगो रभस्वाजुरिदिषु आयुः रभस्वरभस्वदगोदगो रभस्वमित्रेण मित्रेण रभस्वदगोदगो रभस्वमित्रेण रभस्वमित्रेण मित्रेण रभस्वरभस्वमित्रेण अग्ने अग्ने मित्रेण रभस्वरभस्वमित्रेण अग्ने मित्रेण अग्ने अग्ने मित्रेण मित्रेण अग्ने मित्रधेजे मित्रधेजे अग्ने मित्रेण मित्रेण अग्ने मित्रधेजे मित्रधेजे मित्रधेजे अग्ने अग्ने मित्रधेजे यतस्व यतस्व मित्रधेजे अग्ने अग्ने मित्रधेजे यतस्व मित्रधेजे यतस्व यतस्व मित्रधेजे मित्रधेजे यतस्व धेय इति मित्रधेजे यतस्वेति यतस्व जातानां मध्यमस्था मध्यमस्थास्य जातानागो सजातानां मध्यमस्था एधि मध्यमस्थास्य जातानागोऽस जातानां मध्यमस्था एधि जातानामिति सा जातानां मध्यमस्था एध्येधि मध्यमस्था मध्यमस्था एधिराज्ञा गोराज्ञामेधि मध्यमस्था मध्यमस्था एधिराज्ञा मध्यमस्था इति मध्यमस्था राज्ञा गोराज्ञामेध्येधि राज्ञामग्ने अग्ने राज्ञामेध्येधि राज्ञामग्ने राज्ञामग्ने अग्ने राज्ञा गोराज्ञामग्ने विहव्यो विहव्यो अग्ने राज्ञा गोराज्ञामग्ने विहव्यः विहव्यो विहव्यो अग्ने अग्ने विहव्यो दीदिः दीदिः विहव्यो अग्ने अग्ने विहव्यो दीदिः विहव्यो दीदिः दीदिः विहव्यो विहव्यो दीदिः हे हरिदिः विहव्यो विहव्यो दीदिः हव्य इति विहव्यः हे हरिदिः दीदिः हेदिहादिनिहो निहो अत्यदिनिहो अत्यदिनिहो अत्यदिनिहो अतिहो अत्यदिनिहो निहो अतिश्रिध श्रिधो दिनिहो निहो अतिश्रिधः अतिश्रिध ्यजित्यमजित्यमतिश्रिधस्रिधोत्यजित्यमजित्यमतिश्रिधस्रिधोत्यजित्यम् अन्त्यजित्यमजित्यमत्यत्यजित्यमत्यत्यजित्यमतिमतिमत्यत्यजित्यमजित्यमत्यरादिमरादिमत्यत्यरादिमग्ने अग्ने इत्यग्ने विश्वा विश्वाह्यग्ने अग्नेः विश्वा विश्वाह्यग्ने यज्ञे अग्नेहित्यग्ने दुरिता दुरिताग्नेहित्यग्ने दुरिता दुरिता दुरिताग्ने अग्ने दुरिता सहस्व सहस्व दुरिताग्ने अग्ने दुरिता सहस्व दुरिता सहस्व सहस्व दुरिता दुरिता सहस्वाथा सहस्व दुरिता दुरिता सहस्वाथा सहस्व ीरामिति सह वीरायन्दा रयगो रयन्दा इति जातवेदा जात जातवेदा अनाधृष्यो नाधृष्टो जातवेदा अनिष्ठृतो अनिष्ठृतो जातवेदा अनाधृष्यो नाधृष्टो जातवेदा अनिष्ठृतः दृश्य इत्यना दृश्यः जातवेदा अनिष्ठृतो अनिष्ठृतो जातवेदा जातवेदा अनिष्ठृतो विराट् विराट् अनिष्ठृतो जातवेदा जातवेदा अनिष्ठृतो विराट् इति जाता वेदाः अनिष्ठृतो विराट् विराट् अनिष्ठृतो अनिष्ठृतो विराडग्ने अग्ने विराट् अनिष्ठृतो अनिष्ठृतो विराडग्ने विराडग्ने अग्ने विराट् विराडग्ने क्षत्रभुत् क्षत्रभृदग्ने विराट् विराडग्ने क्षत्रभृद्ने क्षत्रभृत् क्षत्रभृदग्ने अग्ने क्षत्रभृद्दीदीः क्षत्रभृदग्ने अग्ने क्षत्रभृद्दीः क्षत्रभृद्दीः दीदिः क्षत्रभृत् क्षत्रभृद्दीः हे हदीः क्षत्रभृत् क्षत्रभृद्दीः प्रभृदिति क्षत्रभृद्दीः हे हदीदिः दीदिः आशा विश्वा विश्वा आशा प्रमञ्चन् प्रमञ्चन् आशा विश्वा विश्वा आशा प्रमञ्चन् प्रमञ्चन् प्रमञ्चन्नाशा आशा प्रमञ्चन् मानुषेर्मानुषेः प्रमञ्चन्नाशा आशा प्रमञ्चन् मानुषेर्मानुषेर्मानुषेः प्रमञ्चन् प्रमञ्चन् मानुषेर्भ्यो भियो मानुषेः प्रमञ्चन् प्रमञ्चन् मानुषेर्भ्यः प्रमञ्चन्निति प्रमञ्चन् मानुषेर्भ्यो भियो मानुषेर्मानुषेर्भ्यः शिवाभिः शिवाभिर्भियो मानुषेर्मानुषेर्भ्यः शिवाभिः शिवाभिः शिवाभिर्भियो भिः शिवाभिरद्याद्य शिवाभिर्भियो भिः शिवाभिरद्या शिवाभिरद्याद्य शिवाभिः शिवाभिरद्य परिपर्यद्य शिवाभिः शिवाभिरद्य परिपर्यद्याद्य परिपाहि पाहि परिद्याद्य परिपाहि परिपाहि पाहि परिपरिपाहि नो नः पाहि परिपरिपाहि नः नो नः पाहि पाहि नो वृधे वृधे नः पाहि पाहि नो वृधे वृधे वृधे नो नो वृधे इति वृधे बृहस्पते सवितः सवितः बृहस्पते बृहस्पते रवितर्बोधय बोधय सवितः बृहस्पते बृहस्पते रवितर्बोधय बोधय बोधय सवितस्सवितर्बोधयै नमेनम् बोधय सवितस्सवितर्बोधयैनम् बोधयै नमेनम् बोधय बोधयै न कोशकोषितकोशकोषितमेनम् बोधय बोधयै न कोशकोषितं कोशकोषितकोशकोषितमेनमेन कोशकोषितञ्चित्सकोषितमेनमेन कोशकोषितञ्चित् सकोषितञ्चित्यत्सकोषितकोशकोषितञ्चित् सन्तरा कोसन्तराञ्चित्सकोषितकोशकोषितञ्चित् सन्तराषितमिति महते सौभगाय महते सौभगाय सौभगाय महते महते सौभगाय विश्वे विश्वे सौभगाय महते महते सौभगाय विश्वे सौभगाय विश्वे विश्वे सौभगाय सौभगाय विश्व एनमेनम् विश्वे सौभगाय सौभगाय विश्व एनम् विश्व एनमेनम् विश्वे विश्व एनमन्वन्वेनम् विश्वे विश्व एनमनो एनमन्वन्वेनमेनमनुमदन्तु मदन्वन्वेनमेनमनुमदन्तु मनुमदन्तु देवा देवा मदन्तन्मनुमदन्तु देवा देवा मदन्तु मदन्तु देवा इति देवा अमुत्र भोजात धाधामुत्र भोजातमुत्र भोजात धजत्य दधामुत्र भोजातमुत्र भोजात धजत भोजादित्यमुत्र भोजा धजद्य दधा धजद्यमस्य यमस्य यदधा धजद्यमस्य यमस्य यमस्य यद्यमस्य बृहस्पते बृहस्पते यमस्य यद्यमस्य बृहस्पते यमस्य बृहस्पते बृहस्पते यमस्य यमस्य बृहस्पते अभिषस्तेरभिषस्तेर्बृहस्पते यमस्य यमस्य बृहस्पते अभिषस्ते अभिषस्तेरभिषस्ते बृहस्पते बृहस्पते अभिषस्तेरमुञ्चो अमुञ्चो अभिषस्तेर्बृहस्पते बृहस्पते अभिषस्तेरमुञ्चः अभिषस्तेरमुञ्चो अमुञ्चो अभिषस्तेरभिषस्तेरमुञ्चः अभिषस्तेरित्यभिषस्ते अमुञ्चैत्यमुञ्चः औहतामौहतां प्रति प्रत्यौहतामश्विनाश्विनौहतां प्रति प्रत्यौहतामश्विना औहतामश्विनाश्विनौहतामौहतामश्विना मृत्युं मृत्युमश्विनौहतामौहतामश्विना मृत्युमश्विनामृत्युमश्विनाश्विनामृत्युमस्मादस्मान् मृत्युमश्विनाश्विनामृत्युमस्मादस्मान् मृत्युमस्मादस्मान् मृत्युं मृत्युमस्माद्देवानाम् देवानाम् देवानामग्ने अग्ने देवानाम् देवानामग्ने भिडना भिडना अग्ने देवानाम् देवानामग्ने भिडना भिडना अग्ने देवानाम् देवानामग्ने भिडना

ईडान ईडानो कृतेन शिवसा शिवसा कृतेनेडानः कृतेनेडान ईडानो कृतेन कृतेनेडानो वह्निर्वह्निरीडानो कृतेन कृतेनेडानो वह्निडानो वह्निर्वह्निरीडान ईडानो वह्निर्नमसा नमसा वह्निरीडान ईडानो वह्निर्नमसा नमसा वह्निर्वह्निर्नमसा अग्निग्सृजसृजो अग्निमग्निग्सृजो अध्वरेष्वध्वरेषुसृजो अग्निमग्निग्सृजो अध्वरेषु अध्वरेष्वध्वरेषु सृजसृजो अध्वरेषु प्रयत्सु प्रयत्स्वध्वरेषु सृजसृजो अध्वरेषु प्रयत्सु अध्वरेषु प्रयत्सु प्रयत्स्वध्वरेष्वध्वरेषु प्रयत्सु प्रयत्स्विति प्रयत् यक्षद्यक्षदस्यास्य महिमानम् महिमानमस्य यक्षद्यक्षदस्य महिमानम् अस्य महिमानम् महिमानमस्यास्य महिमानमग्नेरग्नेर्महिमानमस्यास्य महिमानमग्नेरग्नेर्महिमानम् महिमानमग्नेस्तसो अग्नेर्महिमानम् महिमानमग्नेस्तः अग्नेस्तसो अग्नेरग्नेस्त ईमेगुंसो अग्नेरग्नेस्त ईमेगुंसस ईमन्द्रासु मन्द्रास्वीगुंसस ईमन्द्रासु ईमन्द्रासु मन्द्रास्मि मे मन्द्रासु प्रयत प्रयतो मन्द्रास्मि मे मन्द्रासु प्रयतः मन्द्रासु प्रियस प्रियसो मन्द्रासु मन्द्रासु प्रियसः प्रयस इति प्रयसः चेतिष्ठश्चेतिष्ठोम सर्वसुश्चेतिष्ठोम सुधातमोम सुधातमश्चेतिष्ठोम सर्वसुश्चेतिष्ठोम सुधातमः चेतिष्ठोम सुधातमोम सुधातमश्चेतिष्ठश्चेतिष्ठोम सुधातमश्चेव सुधातमश्चेतिष्ठश्चेतिष्ठोम सुधातमश्च सुधातमश्च च सुधातमोम सुधातमश्च सुधातम इति वसु ो देवीरन्मनु देवेत्वारो त्वारो देवीरनु देवीरन्मनु देवीर्देवीर्मस्यास्यानु देवीर्देवीर्मस्यान्मन्वस्य विश्वे विश्वे अस्यान्मन्वस्य विश्वे विश्वे विश्वे अस्यास्य विश्वे व्रता व्रता विश्वे अस्यास्य विश्वे व्रता व्रता व्रता विश्वे विश्वे व्रता ददन्ते ददन्ते व्रता विश्वे विश्वे ृदादन्ते वृता मृदादन्ते अग्नेरग्नेर्दन्ते वृता मृदादन्ते अग्ने ददन्ते अग्नेरग्नेर्दन्ते ददन्ते अग्ने सोधाम्ना धाम्नो रुव्यत सौरुव्यत सोधाम्ना पत्यमाना पत्यमाना धाम्नो रुव्यत सौरुव्यत सोधाम्ना पत्यमाना यच स धाम्ना पत्यमाना पत्यमाना धाम्ना धाम्ना पत्यमाना इति पत्यमाना देहस्यास्य ते देहस्य जोषणे जोषणे अस्य ते देहस्य जोषणे जोषणे जोषणे अस्यास्य जोषणे दिव्ये दिव्ये जोषणे अस्यास्य जोषणे दिव्ये जोषणे दिव्ये दिव्ये जोषणे जोषणे दिव्ये न दिव्ये जोषणे जोषणे दिव्ये न जोषणे इति जोषणे दिव्ये दिव्ये न यो नौ यो नौ न दिव्ये दिव्ये न यो नौ दिव्ये इति दिव्ये यो नौ यो नौ न यो न उषासानक्तोषासानक्ता यो नौ न यो न उषासानक्तोषासानक्ता यो नौ यो न यज्ञमिममिमञ्यज्ञमवतामवतां यज्ञमिममिमञ्यज्ञमवतामवतां यज्ञञ्यज्ञमवतामध्वरमध्वरमवतां यज्ञञ्यज्ञमवतामध्वरम् अवतामध्वरमध्वरमवतामवतामध्वरं नो नो अध्वरमवतामवतामध्वरन्नः नो नो अध्वरमध्वरन्नः इति नः होदारो होदारो दैव्या दैव्या होदारा ऊर्ध्वमूर्ध्वगो होदारो दैव्या दैव्या होदारा ऊर्ध्वमूर्ध्वगो होदारो ोर्धमध्वरमध्वरमोर्ध्वगो होतारो होतारावोर्ध्वमध्वरमोर्ध्वमध्वरमोर्ध्वमध्वरन्नो नो अध्वरमोर्ध्वमोर्ध्वमध्वरन्नः अध्वरन्नो नो अध्वरमध्वरन्नोऽग्नेरग्नेर्नो अध्वरमध्वरन्नोऽग्नेरग्नेर्नो नोऽग्नेर्जिह्वान् जिह्वामग्नेर्नो नोऽग्नेर्जिह्वाग्नेर्जिह्वान् जिह्वामग्नेरग्नेर्जिह्वामभ्यभिजिह्वामग्नेरग्नेर्जिह्वामभिजिह्वान् जिह्वामभिगृणीतम् गृणीतम् जिह्वान् जिह्वामभिगृणीतम् अभिगृणीतम् गृणीतमभ्यभिगृणीतम् गृणीतमिति गृणीतम् कृणुदन्नः कृणदम् कृणुदन्न स्पृष्टिग्स्पृष्टिन्नः कृणदम् कृणुदन्न स्पृष्टिम् स्पृष्टिग्स्पृष्टिन्न स्पृष्टिम् सृष्टिमिति स्वदेवीर्देवीस्तिस्रस्तिस्वदेवीर्परिः परिहर्देवीस्तिस्रस्तिस्वदेवीर्परिः देवेर्परि कस्मै देवाय हविषा हविषा देवाय कस्मै कस्मै देवाय हमिषा देवाय हमिषा हमिषा देवाय देवाय हमिषा विधेम विधेम हमिषा देवाय देवाय हमिषा विधेम हमिषा विधेम विधेम हमिषा हमिषा विधेम विधेमेति विधेम प्राणतः प्राणतो योजः प्राणतो निमिषतो निमिषतः प्राणतो योजः प्राणतो निमिषतः प्राणतो निमिषतो निमिषतः प्राणतः प्राणतो निमिषतो महित्वा महित्वा निमिषतः प्राणतः प्राणतो निमिषतो महित्वा इति प्राणतः निमिषतो महित्वा महित्वा निमिषतो निमिषतो महित्वैक एको महित्वा निमिषतो निमिषतो महित्वैकः निमिषत इति निमिषतः महित्वैक एको महित्वा महित्वैक इति देको महित्वा महित्वैकैक एक इति देक एक इद्राजा राजे देक एक इद्राजा राजे निद्राजा जगतो जगतो राजे निद्राजा जगतः राजा जगतो जगतो राजा जगतो बभूव बभूव जगतो राजा जगतो बभूव जगतो बभूव बभूव जगतो जगतो बभूव बभूमेति बभूव ईश ईशे योज ईशे अस्याश्येषे योज ईशे अस्याशे अस्याश्ये अस्य द्विपदो द्विपदो द्विपदश्चतुष्पदश्चतुष्पदो द्विपदो द्विपदश्चतुष्पदः कस्मै कस्मै चतुष्पदो द्विपदो द्विपदश्चतुष्पदः कस्मै द्विपदः कस्मै कस्मै चतुष्पदश्चतुष्पदः कस्मै देवाय देवाय कस्मै चतुष्पदश्चतुष्पदः कस्मै देवाय चतुष्पद इति चतुः कस्मै देवाय देवाय कस्मै कस्मै देवाय हमिषा हमिषा देवाय कस्मै कस्मै देवाय हमिषा देवाय हमिषा हमिषा देवाय हमिषा विधेम विधेम हमिषा देवाय हमिषा विधेम हमिषा विधेम विधेम हमिषा हमिषा विधेम विधेमेति विधेम आत्मदा आत्मदा योज आत्मदा बलदा बलदा आत्मदा योज आत्मदा बलदा आत्मदा बलदा बलदा आत्मदा आत्मदा बलदा यस्य बलदा आत्मदा आत्मदा बलदा यस्य आत्मदा इत्यात्मा बलदा यस्य बलदा बलदा यस्य विश्वे विश्वे यस्य बलदा यस्य विश्वे इति बलदा विश्वे विश्वे यस्य विश्व उपासत उपासते विश्वे यस्य विश्व उपासते विश्व उपासत उपासते विश्वे विश्व उपासते प्रसिदम् प्रसिदम् उपासते विश्वे विश्व उपासते प्रसिदम् उपासते प्रसिदम् प्रसिदम् उपासत उपासते प्रसिशं यस्य प्रसिशम् उपासत उपासते प्रसिशं यस्य उपासत इत्युपासते यस्य प्रसिशं प्रसिशं यस्य देवा देवा यस्य प्रसिशं प्रसिशं यस्य देवा प्रसिशमिति प्रसिशं देवा देवा यस्य देवा इति देवा छाया छाया छायामृतम् अमृतम् छाया यस्य छायामृतम् छायामृतम् अमृतम् छाया छायामृतम् यस्यामृतम् छाया छायामृतम् यस्यामृतम् यस्यामृतम् अमृतम् यस्य मृत्युम् मृत्युर्यस्यामृतम् अमृतम् यस्य मृत्युः यस्य मृत्युर्मृत्युर्यस्य मृत्युः कस्मै कस्मै मृत्युर्यस्य मृत्युः कस्मै कस्मै कस्मै मृत्युम् मृत्युः कस्मै देवाय देवाय कस्मै मृत्युम् मृत्युः कस्मै देवाय कस्मै देवाय देवाय कस्मै कस्मै देवाय हमिषा हमिषा देवाय कस्मै कस्मै देवाय हमिषा देवाय हमिषा हमिषा देवाय हमिषा विधेम विधेम हमिषा देवाय हमिषा विधेम हमिषा विधेम विधेम हमिषा हमिषा विधेम विधेमेति विधेम यस्येम इमे यस्येमे हिमवन्तो हिमवन्त इमे यस्येमे हिमवन्तः इमे हिमवन्तो हिमवन्त इम इमे हिमवन्तो महित्वा महित्वा हिमवन्त इम इमे हिमवन्तो महित्वा हिमवन्तो महित्वा महित्वा हिमवन्तो हिमवन्तो महित्वा यस्येश्च महित्वा हिमवन्तो हिमवन्तो महित्वायस्य हिमवन्त इति हिमावन्तः महित्वायस्यस्य महित्वा महित्वायस्य समुद्रगो समुद्रयस्य महित्वा महित्वायस्य समुद्रम् महित्वेति महित्वा समुद्रगो समुद्रयस्यस्य समुद्रगो रसया रसया समुद्रयस्यस्य समुद्रगो रसया रसया रसया समुद्रगो समुद्रगो रसया सह सह रसया समुद्रगो समुद्रगो रसया सह रसया सह सह रसया रसया सह सह रसया रसया सहाहु राहुः सह सहाहुस्येमा इमायस्येमाः प्रदिशः प्रदिश इमायस्येमाः प्रदिशः प्रदिश प्रदिश इमा इमा प्रदिशोजस्य प्रदिश इमा इमा प्रदिशोजस्य प्रदिशोजस्य यस्य प्रदिशः प्रदिशोजस्य बाहू बाहू यस्य प्रदिशः प्रदिशोजस्य बाहू प्रदिश इति प्रादिशः बाहू बाहू बाहूयस्यस्य बाहू कस्मै कस्मै बाहूयस्यस्य बाहू कस्मै बाहू कस्मै कस्मै बाहू बाहू कस्मै देवाय देवाय कस्मै बाहू बाहू कस्मै देवाय बाहू इति बाहू कस्मै देवाय देवाय कस्मै कस्मै देवाय हमिषा हमिषा देवाय कस्मै कस्मै देवाय हमिषा देवाय हमिषा हमिषा देवाय देवाय हमिषा विधेम विधेम हमिषा देवाय देवाय हमिषा विधेम हमिषा विधेम विधेम हमिषा हमिषा विधेम विधेमेति विधेम यं क्रन्दसि क्रन्दसि यं क्रन्दसि अवसावसा क्रन्दसि यं क्रन्दसि अवसावसि अवसावसा क्रन्दसि क्रन्दसि अवसादस्तभाने दस्तभाने अवसा क्रन्दसि क्रन्दसि अवसादस्तभाने क्रन्दसि इति क्रन्दसि अवसादस्तभाने दस्तभाने अवसावसादस्तभाने अभीक्षेदामभीक्षेदान्दस्तभाने अवसावसादस्तभाने अभीक्षेदास्तभाने अभ्यैक्षेदामभ्यैक्षेदान्दस्तभाने दस्तभाने अभ्यैक्षेदां मनसा मनसाभ्यैक्षेदान्दस्तभाने दस्तभाने अभ्यैक्षेदां मनसास्तभाने इति दस्तभाने अभ्यैक्षेदां मनसा मनसाभ्यैक्षेदामभ्यैक्षेदां मनसा रेजमाने रेजमाने मनसाभ्यैक्षेदामभ्यैक्षेदां मनसा रेजमाने अभ्यैक्षेदामित्यभि ऐक्षेदा मनसा रेजमाने रेजमाने मनसा मनसा रेजमाने रेजमाने रेजमाने यत्राध्यधि यत्र यत्राधिसो रसोरो अधि यत्र यत्राधिसो रसोरो अध्यधि सूर उदिता उदितौ सूरो अध्यधि सूर उदितौ सूर उदिता उदितौ सोरसोर उदितौ व्येति व्येत्युदितौ सोरसोर उदितौ व्येति व्येति व्येत्युदिता उदितौ व्येति कस्मै कस्मै व्येत्युदिता उदितौ व्येति कस्मै उदितामित्युदितौ कस्मै कस्मै व्येति व्येति कस्मै देवाय देवाय कस्मै व्येति व्येति कस्मै देवाय कस्मै देवाय देवाय कस्मै कस्मै देवाय हविषा हविषा देवाय कस्मै कस्मै देवाय हविषा देवाय हविषा हविषा देवाय देवाय हविषा विधेम विधेम हविषा देवाय देवाय हविषा विधेम हविषा विधेम विधेम हविषा हविषा विधेम येति विधेम येन येन द्यौरुग्रोग्राद्यौर्येन येन द्यौरुग्रा द्यौरुग्रा पृथिवी पृथिव्युग्रा पृथिवी पृथिव्युग्रोग्रा पृथिवी च पृथिव्युग्रोग्रा पृथिवी च पृथिवी पृथिवी च दृढे दृढे च पृथिवी पृथिवी च दृढे दृढे च दृढे येन येन दृढे च दृढे येन दृढे येन येन दृढे दृढे येन सुवस्सुवर्येण दृढे दृढे येन सुवः इति दृढे येन सुवस्सुवर्येण येन सुवस्तभितग्रस्तभितगौ सुवर्येण येन सुवस्तभितौ सुवस्तभितग्रस्तभितगौ सुवस्सुवस्तभितं येन येन स्तभितगौ सुवस्सुवस्तभितं येन येन येन स्तभितग्रस्तभितं येन नाको नाको येन स्तभितग्रस्तभितं येन नाकः येन नाको नाको येन येन नाकः इति नाकः अन्तरिक्षे अन्तरिक्षे यो यो अन्तरिक्षे रजसो रजसो अन्तरिक्षे यो यो अन्तरिक्षे रजसः अन्तरिक्षे रजसो रजसो अन्तरिक्षे अन्तरिक्षे रजसो विमानो विमानो रजसो अन्तरिक्षे अन्तरिक्षे रजसो विमानः रजसो विमानो विमानो रजसो रजसो विमानः कस्मै कस्मै विमानो रजसो रजसो विमानः कस्मै विमानः कस्मै कस्मै विमानो विमानः कस्मै देवाय देवाय कस्मै विमानो विमानः कस्मै देवाय इति विमानः कस्मै देवाय देवाय कस्मै कस्मै देवाय हमिषा हमिषा देवाय कस्मै कस्मै देवाय हमिषा देवाय हमिषा हमिषा देवाय देवाय हमिषा विधेम विधेम हमिषा देवाय देवाय हमिषा विधेम हमिषा विधेम विधेम हमिषा हमिषा विधेम विधेमेति विधेम आपोहापापोहयद्यद्धाप आपोहयत् यद्धः यन्महतेर्महतेर्यद्धः यन्महति यन्महतेर्महतेर्यद्यन्महतेर्विश्वम् विश्वम् महतेर्यद्यन्महतेर्विश्वम् महतेर्विश्वम् विश्वम् महतेर्महतेर्विश्वमायन्नायन विश्वम् महतेर्महतेर्विश्वमायन् विश्वमायन्नायन विश्वम् विश्वमायन् दक्षम् दक्षमायन विश्वम् विश्वमायन् दक्षम् आयन् दक्षम् दक्षमायन्नायन् दक्षम् तथा दक्षमायन्नायन् दक्षम् तथा न दक्षम् दक्षम् तथा न जनयन्तेर्जनयन्तेर्तथा न दक्षम् दक्षम् तथा न जनयन्ति जनयन्तेर्जनयन्तेर्तथा न तथा न जनयन्तेरग्निमग्निम् जनयन्तेर्तथा न तथा न जनयन्तेरग्निम् जनयन्तेरग्निमग्निम् जनयन्तेर्जनयन्तेरग्निम् अग्निमित्यग्निम् ततो देवानाम् देवानाम् ततस्ततो देवानाम् निर्निर्देवानाम् ततस्ततो देवानाम् देवानाम् निर्निर्देवानाम् देवानाम् निरवर्तता वर्तते निर्देवानाम् देवानाम् निरवर्तता निरवर्तता वर्तत निर्निरवर्तता असुरसुरवर्ततनिर्निरवर्ततासुः असुरसुरवर्तता वर्ततासुरेक एको असुरवर्तता वर्ततासुरेकः असुरेक एको असुरसुरेकः कस्मै कस्मा एको असुरसुरेकः कस्मै कस्मै कस्मा एक एकः कस्मै देवाय देवाय कस्मा एक एकः कस्मै देवाय कस्मै देवाय देवाय कस्मै कस्मै देवाय हविषा हविषा देवाय कस्मै कस्मै देवाय हविषा हविषा हविषा देवाय देवाय हविषा विधेम विधेम हविषा देवाय देवाय हविषा विधेम हविषा विधेम विधेम हविषा हविषा विधेम विधेमेति विधेम यश्चिच्छिद्यो यश्चिदाप आपश्चिद्यो यश्चिदापः आपश्चिच्छिदाप महिना महिनापश्चिच्छिदाप महिना आप महिना महिना पाप महिना पर्यवश्यत् पर्यवश्यन् महिना पाप महिना पर्यवश्यत् पर्यवश्यत् पर्यवश्यन् महिना महिना पर्यवश्यत् दक्षं दक्षं पर्यवश्यन् महिना महिना पर्यवश्यत् दक्षं पर्यवश्यत् दक्षं दक्षं पर्यवश्यत् पर्यवश्यत् दक्षं दधाना दधाना दक्षं पर्यवश्यत् पर्यवश्यत् दक्षं दधाना पर्यवश्यदिति परि अपश्यत् दक्षं दधाना दधाना दक्षं दक्षं दधाना जनयन् देत् जनयन् देत् दधाना दक्षं दक्षं दधाना जनयन् देवेषु देवेष्वधि देवो देवो अधिदेवेषु देवेष्वधि देवः अधिदेवो देवो अध्यधि देव एक एको देवो अध्यधि देव एकः एक एको देवो देव एक आसीदासीदेको देवो देव एक आसीत् एक आसीदासीदेक एक आसीत् कस्मै कस्मा आसीदेक एक आसीत् कस्मै आसीत् कस्मै कस्मा आसीदासीत् कस्मै देवाय देवाय कस्मा आसीदासीत् कस्मै देवाय कस्मै देवाय देवाय कस्मै कस्मै देवाय हविषा हविषा देवाय कस्मै कस्मै देवाय हविषा देवाय हविषा हविषा देवाय देवाय हविषा विधेम विधेम हविषा देवाय देवाय हविषा विधेम हविषा विधेम विधेम हविषा हविषा विधेम विधेमेति विधेम कोतिमग्निमग्निमाकोतिमाकोतिमग्निम् रैजम् रैजमग्निमाकोतिमाकोतिमाग्निम् रैजम् आर्कूजिमित्याकूजिम् अग्निम् रैजम् रैजमग्निमग्निम् रैजद्गुस्वाहा स्वाहा रैजमग्निमग्निम् रैजद्गुस्वाहास्वाहा स्वाहा प्रैजम् रैजद्गुस्वाहा मनोमनस्वाहा प्रैजम् रैजद्गुस्वाहा मनः रैजमिति प्रायुजम् स्वाहा मनोमनस्वाहा स्वाहा मनो मेधाम् मेधाम् मनस्वाहा स्वाहा मनो मेधाम् मेधाम् मेधाम् मनो मनो मेधामग्निमग्निम् मेधाम् मनो मनो मेधामग्निम् मेधामग्निमग्निम् मेधाम् मेधामग्निम् रैजम् रैजमग्निम् मेधाम् मेधामग्निम् रैजम् अग्निम् रैजम् रैजमग्निमग्निम् रैजद्युस्वाहा स्वाहा प्रैजमग्निमग्निम् रैजद्युस्वाहास्वाहा स्वाहा प्रैजम् रैजद्युस्वाहा चित्तम् चित्तग्रुस्वाहा प्रैजम् रैजद्युस्वाहा चित्तम् रैजमिति प्रायुजम् स्वाहा चित्तम् चित्तग्रुस्वाहा स्वाहा चित्तम् विज्ञातम् विज्ञातम् चित्तग्रुस्वाहा स्वाहा चित्तम् विज्ञातम् चित्तम् विज्ञातम् विज्ञातम् चित्तम् चित्तम् विज्ञातमग्निमग्निम् विज्ञातम् चित्तम् चित्तम् विज्ञातमग्निम् ज्ञातमग्निमग्निम् विज्ञातम् विज्ञातमग्निम् रैजम् रैजमग्निम् विज्ञातम् विज्ञातमग्निम् रैजम् विज्ञातमिति विज्ञातम् अग्निम् रैजम् रैजमग्निमग्निम् रैजद्गुस्वाहा स्वाहा प्रैजमग्निमग्निम् रैजद्गुस्वाहा रैजद्गुस्वाहा स्वाहा प्रैजम् रैजद्गुस्वाहा वाचो वाचस्वाहा प्रैजम् रैजद्गुस्वाहा वाचमिति प्रायुजम् स्वाहा वाचो वाचस्वाहा स्वाहा वाचो विधृतिम् विधृतिम् वाचस्वाहा स्वाहा वाचो विधृतिम् वाचो विधृतिम् विधृतिम् वाचो वाचो विधृतिमग्निमग्निम् विधृतिम् वाचो वाचो विधृतिमग्निम् विधृतिमग्निमग्निम् विधृतिम् विधृतिमग्निम् रैजम् रैजमग्निम् विधृतिम् विधृतिमग्निम् रैजम् अग्निम् रैजम् रैजमग्निमग्निम् रैजद्गुस्वाहा स्वाहा प्रैजमग्निमग्निम् रैजद्गुस्वाहा स्वाहा प्रैजम् रैजद्गुस्वाहा प्रजापतये प्रजापतये स्वाहा प्रैजम् रैजद्गुस्वाहा प्रजापतये रैजमिति प्रायुजम् प्रजापतये प्रजापतये स्वाहा स्वाहा प्रजापतये मनवे मनवे प्रजापतये स्वाहा स्वाहा प्रजापतये मनवे प्रजापतये मनवे मनवे प्रजापतये प्रजापतये मनवे स्वाहा स्वाहा मनवे प्रजापतये प्रजापतये मनवे स्वाहा प्रजापतये इति प्रजापतये मनवे स्वाहा स्वाहा मनवे मनवे स्वाहाग्नजे अग्नजे स्वाहा मनवे मनवे स्वाहाग्नजे स्वाहाग्नजे अग्नजे स्वाहा स्वाहाग्नजे वैश्वानराज वैश्वानराजाग्नजे स्वाहा स्वाहाग्नजे वैश्वानराजाग्नजे वैश्वानराज वैश्वानराजाग्नजे अग्नजे वैश्वानराज स्वाहा स्वाहा वैश्वानराजाग्नजे अग्नजे वैश्वानराज स्वाहा स्वाहा वैश्वानराज वैश्वानराज स्वाहा विश्वे विश्वे स्वाहा वैश्वानराज वैश्वानराज स्वाहा विश्वे स्वाहा विश्वे विश्वे स्वाहा स्वाहा विश्वे देवस्य देवस्य विश्वे स्वाहा स्वाहा विश्वे देवस्य विश्वे देवस्य देवस्य विश्वे विश्वे देवस्य नेतुर्नेतुर्देवस्य विश्वे विश्वे देवस्य नेतुः देवस्य देवस्य नेतुर्मर्तो मर्तो नेतुर्देवस्य देवस्य नेतुर्मर्तः नेतुर्मर्तो मर्तो नेतुर्नेतुर्मर्तो वृणीत वृणीतमर्तो नेतुर्नेतुर्मर्तो वृणीत वृणीत वृणीतमर्तो मर्तो वृणीत सख्यगुं सख्यं वृणीतमर्तो मर्तो वृणीत सख्यं वृणीत सख्यगुं सख्यं वृणीत वृणीत सख्यं विश्वे विश्वे सख्यं वृणीत वृणीत सख्यं विश्वे विश्वे विश्वे सख्यगुं सख्यं विश्वे राजो राजो विश्वे सख्यगुं सख्यं विश्वे राजः विश्वे राजो राजो विश्वे विश्वे राज इषुध्यसि इषुध्यसि राजो विश्वे विश्वे राज इषुध्यसि राज इषुध्यसि इषुध्यसि राजो राज इषुध्यसि द्युम्नं द्युम्नम् इषुध्यसि राजो राज इषुध्यसि द्युम्नम् इषुध्यसि द्युम्नं द्युम्नम् इषुध्यसि इषुध्यसि द्युम्नम् वृणीत वृणीत द्युम्नम् इषुध्यसि इषुध्यसि द्युम्नम् वृणीत द्युम्नम् वृणीत वृणीत द्युम्नम् द्युम्नम् वृणीत पुष्यसे पुष्यसे वृणीत द्युम्नम् द्युम्नम् वृणीत पुष्यसे वृणीत पुष्यसे पुष्यसे वृणीत वृणीत पुष्यसे स्वाहा स्वाहा पुष्यसे वृणीत वृणीत पुष्यसे स्वाहा स्वाहा स्वाहा पुष्यसे पुष्यसे स्वाहा मा स्वाहा पुष्यसे पुष्यसे स्वाहा मा स्वाहा मा स्वाहा स्वाहा मासु सुमा स्वाहा स्वाहा मासु मासु सुमा मासु भित्था भित्था सुमा मासु भित्था भित्था सुभित्था मा भित्था सुभित्था मा भित्था भित्था मासु सुमा भित्था भित्था मासु मासु सुमा मासु ऋषो ऋषस्सु मासु ऋषः ऋषो ऋषस्सु सुरिषो दृगो हस्व दृगो हस्व ऋषस्सु सुरिषो दृगो हस्व दृगो हस्व दृगो हस्व ऋषो ऋषो दृगो हस्व वेडयस्व वेडयस्व दृगो हस्व ऋषो ऋषो दृगो हस्व वेडयस्व दृगो हस्व वेडयस्व वेडयस्व दृगो हस्व दृगो हस्व वेडयस्व सुसु वेडयस्व दृगो हस्व दृगो हस्व वेडयस्व सु वेडयस्व सुसु वेडयस्व वेडयस्व सु वेतेसो नमो कृष्ण दृष्णं बाम्ब दृष्ण वीरयस्व वीरयस्व दृष्णं बाम्ब दृष्ण वीरयस्व दृष्ण वीरयस्व वीरयस्व दृष्ण दृष्ण वीरयस्व अग्निरग्निर्वीरयस्व दृष्ण दृष्ण वीरयस्व अग्नि वीरयस्व अग्निरग्निर्वीरयस्व वीरयस्व अग्निश्च चाग्निर्वीरयस्व वीरयस्व अग्निश्च अग्निश्च चाग्निरग्निश्चेदमिदं चाग्निरग्निश्चेदं चेदमिदं च चेदं करिष्यथ करिष्यथ इदं च चेदं करिष्यथ इदं करिष्यथ करिष्यथ इदमिदं करिष्यथ करिष्यथ इति करिष्यथ हस्व देवि देवि दृगो हस्व दृगो हस्व देवि पृथिवी पृथिवी देवि दृगो हस्व दृगो हस्व देवि पृथिवी देवि देवि पृथिवी स्वस्तये स्वस्तये पृथिवी देवि देवि पृथिवी स्वस्तये स्वस्तये स्वस्तये पृथिवी पृथिवी स्वस्तय आसुर्यासुरी स्वस्तये पृथिवी पृथिवी स्वस्तय आसुरी स्वस्तय आसुर्यासुरी स्वस्तये स्वस्तय आसुरी माया मायासुरी स्वस्तये स्वस्तय आसुरी माया सुरी माया माया सुर्यासुरी माया स्वतया स्वतया माया सुर्यासुरी माया स्वतया माया स्वतया स्वतया माया माया स्वतया कृता कृता स्वतया माया माया स्वतया कृता स्वतया कृता कृता स्वतया स्वतया कृतास्य अधिकृता स्वतया स्वतया कृतासि स्वतयेति स्वाधया अस्य अधिकृता कृतासि असीत्यसि दुष्टं देवानां देवानां दुष्टं दुष्टं देवानामिदमिदं देवानां दुष्टं दुष्टं देवानामिदं देवानामिदमिदं देवानां देवानामिदमस्त्वस्त्रिदं देवानां देवानामिदमस्तु इदमस्त्वस्त्रिदमिदमस्तु हव्यगो हव्यमस्त्रिदमिदमस्तु हव्यगो हव्यमस्त्वस्तु हव्यमरिष्टारिष्टा हव्यमस्त्वस्तु हव्यमरिष्टारिष्टारिष्टा हव्यगो हव्यमरिष्टा त्वं त्वमरिष्टा हव्यगो हव्यमरिष्टा त्वं अरिष्टा त्वं त्वमरिष्टारिष्टा त्वमुदुगमरिष्टारिष्टा त्वमुदुत्पन्तमुदिः ह्युत्पन्तमुदिः ह्युदुदिः यज्ञे यज्ञ ह्युदुदिः यज्ञे यज्ञे यज्ञे यज्ञैः यज्ञे अस्मिन्नस्मिन् यज्ञैः यज्ञे अस्मिन् यज्ञे अस्मिन्नस्मिन् यज्ञे यज्ञे अस्मिन् अस्मिन्नित्यस्मिन् मित्रैतामेताम् मित्रमित्रैतामुखामुखामेतां ोऽन्तरन्तः श्रोषजः श्रोषजोऽन्तरस्यामस्यामन्त ्यामस्यामन्तरन्तरस्यागौ शुक्रज्योतिश्शुक्रज्योतिरस्यामन्तरन्तरस्यागौ शुक्रज्योतिरस्यागौ शुक्रज्योतिरस्यामस्यागौ शुक्रज्योतिर्विशुक्रज्योतिरस्यामस्यागौ शुक्रज्योतिर्विभाहि रात्रिगौ रात्रिगौ रात्रिगौ रात्रिगौ रात्रिमप्रजाभं भरन्तो भरन्तो भरन्तो अप्रजापगुं रात्रिगुं रात्रिगुं रात्रिगुं रात्रिमप्रजापं भरन्तः रात्रिगुं रात्रिमिति अप्रजापं भरन्तो भरन्तो अप्रजापमप्रजापं भरन्तो श्वाजाश्वाज भरन्तो अप्रजापमप्रजापं भरन्तो श्वाजा प्रजापमित्यप्राजापं भरन्तो श्वाजाश्वाज भरन्तो भरन्तो श्वाजेवेवाश्वाज भरन्तो भरन्तो श्वाजेवास्वाजास्वाजेवतिष्ठते घासं घासं तिष्ठत इवेव तिष्ठते घासं तिष्ठते घासं घासं तिष्ठते घासमस्मास्मै घासं तिष्ठते घासमस्मै घासमस्मा अस्मै घासं घासमस्मै इत्यस्मै राजस्पोषेण पोषेण राजो राजस्पोषेण सकंसं पोषेण राजो राजस्पोषेण सम्भोषेण सकंसं पोषेण पोषेण समिषेतासं पोषेण समिशेषासगुं समिषा मदन्तो मदन्त इशासगुं समिषा मदन्तः मदन्तो मदन्त इशेषा मदन्तोऽग्नेऽग्ने मदन्त इशेषा मदन्तोऽग्ने मदन्तोऽग्नेऽग्ने मदन्तो मदन्तोऽग्ने मामाग्ने मदन्तो मदन्तोऽग्ने मामाग्नेऽग्ने माते ते माग्नेऽग्ने माते माये ते मामाते प्रतिवेशाः प्रतिवेशास्ते मामाते प्रतिवेशाः प्रतिवेशाः प्रतिवेशास्ते ते प्रतिवेशारिषामरिषाम प्रतिवेशारिषामः प्रतिवेशारिषामः प्रतिवेशारिषामेति रिषामः पृथिव्यास्समिधानकोसमिधानम् पृथिव्याः समिधानमग्निमग्निकोसमिधानम् पृथिव्याः पृथिव्याः समिधानमग्निम् समिधानमग्निमग्निको समिधानको समिधानमग्निको राजो राजो अग्निको समिधानको समिधानमग्निको राजः समिधानमिति सम् इधानम् अग्निगो राजो राजो अग्निमग्निगो राजस्पोषाज पोषाज राजो अग्निमग्निगो राजस्पोषाज राजस्पोषाज पोषाज राजो राजस्पोषाज बृहते बृहते पोषाज राजो राजस्पोषाज बृहते पोषाज बृहते बृहते पोषाज पोषाज बृहते हवामहे हवामहे बृहते पोषाज पोषाज बृहते हवामहे बृहते हवामहे हवामहे बृहते बृहते हवामहे हवामहे मदम् बृहदुत्थम् बृहदुक्थमिरम् मदमिरम् मदम् बृहदुक्थम् यजत्रम् यजत्र बृहदुक्थमिरम् मदमिरम् मदम् बृहदुक्थम् यजत्रम् यजत्रम् यजत्रम् बृहदुक्थम् बृहदुक्थम् यजत्रम् जेतारम् जेतारम् यजत्रम् बृहदुक्थम् बृहदुक्थम् यजत्रम् जेतारम् यजत्रम् जेतारम् जेतारम् यजत्रम् यजत्रम् जेतारमग्निमग्निम् जेतारम् यजत्रम् यजत्रम् जेतारमग्निम् जेतारमग्निमग्निम् जेतारम् जेतारमग्निम् मृतनाथ मृतनाथग्निम् जेतारम् जेतारमग्निम् मृतनासो ृतनास्वग्निमग्निम् मृतनासु सासहि कुंसासहिम् मृतनास्वग्निमग्निम् मृतनासु सासहिम् मृतनासु सासहि कुंसासहिम् मृतनासु मृतनासु सासहिम् सासहिमिति सासहिम् ुस्तागुस्ते अग्ने अग्ने देतागुस्तागुस्ते अग्ने अग्ने अग्ने देते अग्नेऽप्यप्यग्ने देते अग्नेऽपि अग्नेऽप्यप्यग्ने अग्नेऽपि दधामि दधाम्यप्यग्ने अग्नेऽपि दधामि दधामि दधाम्यप्यपि दधाम्यास्ये दधाम्यप्यपि दधाम्यास्ये दधाम्यास्य आस्ये दधामि दधाम्यास्ये दृष्ट्राभ्यां मलिम्लोन् मलिम्लोन् दुग्गुष्ट्राभ्यां दुग्गुष्ट्राभ्यां मलिम्लोन् जम्भीर्मलिम्लोन् दुग्गुष्ट्राभ्यां दुग्गुष्ट्राभ्यां मलिम्लोन् जम्भीः मलिम्लोन् ञ्जीर्जिंझेस्तस्करागुम् उतोदतस्कराञ्जिंझीर्जिंझेस्तस्करागुम् भगवस्तागुस्तान् भगवो भगवस्तागुस्त्वम् त्वम् तान् भगवो भगवस्तागुस्त्वम् भगव इति भगवहागुस्त्वम् त्वम् तागुस्तागुस्त्वम् खाद खाद त्वम् तागुस्तागुस्त्वम् खाद खाद खाद त्वम् तम् खाद सुखादितान् सुखादितान् खाद त्वम् तम् खाद सुखादिता सुखादितान् सुखादितान् खाद खाद सुखादितादितानिति सुखादितानो ये जनेषु जनेषु ये ये जनेषु मलिम्लवो मलिम्लवो जनेषु ये ये जनेषु मलिम्लवः जनेषु मलिम्लवो मलिम्लवो जनेषु जनेषु मलिम्लवस्तेनासस्तेनासो मलिम्लवो जनेषु जनेषु मलिम्लवस्तेनासः मलिम्लवस्तेनासस्तेनासो मलिम्लवो मलिम्लवस्तेनासस्तस्करास्तस्करास्तेनासो मलिम्लवो मलिम्लवस्तेनासस्तस्करास्तस्करास्तेनासस्तस्करावनेवनेतस्करास्तेनासस्तस्करावनेवनेतस्करास्तस्करावनेषु कक्षेषु ये ये कक्षेष्वघायवो अघायवः कक्षेषु ये ये कक्षेष्वघायवः कक्षेष्वघायवो अघायवः कक्षेषु कक्षेष्वघायवस्तागुस्तानघायवः कक्षेषु कक्षेष्वघायवस्तागुस्तानघायवो अघायवस्तागुस्ते तेतानघायवो अघायवस्तागुस्ते घायव इत्यघायवस्ते तेतागुस्तागुस्ते दधामि दधामि तेतागुस्तागुस्ते दधामि दधामि दधामि ते ते दधामि जम्भयोर्जम्भयोर्दधामि ते ते दधामि जम्भयोर्जम्भयोर्जम्भयोर्दधामि दधामि जम्भयोर्भयोरस्मभ्यमस्मभ्यं यो यो अस्मभ्यमरादीया ददादीयादस्मभ्यं यो यो अस्मभ्यमरादीयादस्मभ्यमस्मभ्यमरादीयाद्यो यो अरादीयादस्मभ्यमस्मभ्यमरादीयाद्यस्मभ्यमित्यस्माद्यो यो अरादीयादरादीयाद्यश्च यो अरादीयादरादीयाद्यश्च च यो यश्च नो नश्च यो यश्च नः नो नश्च च नो द्वेषते द्वेषते नश्च च नो द्वेषते द्वेषते द्वेषते नो नो द्वेषते जनो जनो द्वेषते नो नो द्वेषते जनः द्वेषते जनो जनो द्वेषते द्वेषते जनः जन इति जनः यो यो निन्दान्निन्दाद्यो अस्मानस्मान् यो निन्दान्निन्दाद्यो अस्मानस्मान् यो यो अस्मान् दिप्सात् दिप्सादस्मान् यो यो अस्मान् दिप्सात् अस्मान् दिप्सात् दिप्सादस्मानस्मान् दिप्साच्च च दिप्सादस्मानस्मान् दिप्साच्च दिप्साच्च च दिप्सात् दिप्साच्च सर्वगुं सर्वञ्च दिप्सात् दिप्साच्च सर्वं च सर्वगुं सर्वञ्च च सर्वन्तगुं सर्वञ्च च सर्वन्तं सर्वन्तगुं सर्वगुं सर्वन्तम् अस्मसामस्मसातगुं सर्वगुं सर्वन्तम् अस्मसामस्मसातन्तम् अस्मसा कुरु कुरुमस्मसातन्तम् अस्मसा कुरु अस्मसा कुरु कुरुमस्मसामस्मसा कुरु सुगोषितं मे मे सगोषितगुं सुगोषितं मे ब्रह्म ब्रह्म मे सगोषितगुं सुगोषितं मे ब्रह्म सगोषितमिति संषितं मे ब्रह्म ब्रह्म मे मे ब्रह्म सगोषितगुं सुगोषितं ब्रह्म मे मे ब्रह्म सगोषितं ब्रह्म सगोषितगुं सुगोषितं ब्रह्म ब्रह्म सगोषितं वेद्यं वेद्यगोषितं ब्रह्म ब्रह्मतगोषितं वेद्यं वेद्यं वेद्यगों सुगोषितगों सुगोषितं वेद्यं बलं बलं वेद्यगों सुगोषितगों सुगोषितं वेद्यं बलं सगोषितमिति संषितं वेद्यं बलं बलं वेद्यं वेद्यं बलं बलमिति बलं सुगोषितं क्षत्रं क्षत्रगों सुगोषितगों सुगोषितं क्षत्रं जिष्णु जिष्णु क्षत्रगों सुगोषितगों सुगोषितं क्षत्रं जिष्णु सुगोषितमिति संषितं क्षत्रं जिष्णु जिष्णु क्षत्रं क्षत्रं जिष्णु यस्य यस्य जिष्णु क्षत्रं क्षत्रं जिष्णु यस्य जिष्णु यस्य जिष्णु जिष्णु यस्याहमहं यस्य जिष्णु जिष्णु अहमस्म्यस्म्यहमस्मि पुरोहितः पुरोहितो अस्म्यहमहमस्मि पुरोहितः अस्मि पुरोहितः पुरोहितो अस्म्यस्मि पुरोहितः इति पुरः एषामेषामुद्वेषाम् बाहु बाहु एषामुद्वेषाम् बाहु एषाम् बाहु बाहु एषामेषाम् बाहु अतिरमतिरम् बाहु एषामेषाम् बाहु अतिरम् बाहु अतिरमतिरम् बाहु बाहु अतिरमुदुदतिरम् बाहु बाहु अतिरमुत् बाहु इति बाहु अतिरमुदुदतिरमतिरमुद्वर्चो वर्च उदतिरमतिरमुद्वर्चः उदुद्वर्चो वर्च उदुभुवुद्वर्चो वर्च उदूदुबुदुदुबलम् बलमुबुदुदुबलम् बलमुबुबलम् शृणोमि ब्रह्मणा ब्रह्मणा क्षिणोमि क्षिणोमि ब्रह्मणा मित्रान् मित्रान् ब्रह्मणा क्षिणोमि क्षिणोमि ब्रह्मणा मित्रान् ब्रह्मणा मित्रान् मित्रान् ब्रह्मणा ब्रह्मणा मित्रानुदुत मित्रान् ब्रह्मणा ब्रह्मणा मित्रानुदुतमित्रान्नयामिन्नयाम्यदुन्नयामि स्वान् स्वान्नयाम्यदुन्नयामि स्वान् स्वान् स्वान् नयामि नयामि स्वागुम् अहमहग्गु स्वान् नयामि नयामि स्वागुम् अहम् स्वागु अहमहग्गु स्वान् स्वागु अहम् अहमित्यहम् जानो रुक्मो रुक्मो दृशानो दृशानो रुक्म उर्व्योर्व्या रुक्मो दृशानो दृशानो रुक्म उर्व्याव्योर्व्या रुक्मो रुक्म उर्व्या विव्यर्व्या रुक्मो रुक्म उर्व्याव्या विव्यर्व्योर्व्याव्यद्योदद्योद्व्यर्व्योर्व्याव्यद्योद्योद्योद्विव्यद्योद्रुम्मर्षम् धर्मर्षमद्योद्विव्यद्योद्रुम्मर्षम् ुर्मर्षमायुर्दुर्मर्षमायुर्दुर्मर्षम् दुर्मर्षमायुश्रिये श्रिय आयुर्दुर्मर्षम् दुर्मर्षमायुश्रिये आयुश्रिये श्रिय आयुरायुश्रिये ऋचानोरुचानश्रिय आयुरायुश्रिये ऋचानः ऋचानोरुचानश्रिये श्रिये ऋचानः चान इति ऋचानः अमृतो अमृतो अग्निरग्निरमृतो अभवदभवदमृतो अग्निरग्निरमृतो अभवत् अभवद भवदमृतो अमृतो अभवद्वजोभिर्वजोभिरभवदमृतो अमृतो अभवद्वजोभिः अभवद्वजोभिर्यद्यद्वजोभिरभवदभवद्वजोभिर्यत् समनसा विरूपे धापजे ते विरूपे समनसा समनसा विरूपे धापजे ते समनसे विरूपेति सा मनसा धापजेते विरूपे विरूपे धापजेते शिशुं शिशुं धापजेते विरूपे विरूपे धापजेते शिशुं धावजेते शिशुं शिशुं धापजेते धापजेते शिशुमेकमेककं शिशुं धापजेते धापजेते शिशुमेकं धापजेते इति धापजेते शिशुमेकमेककं शिशुं शिशुमेकककं समीची समीची एककं शिशुं शिशुमेकककं समीची एककं समीति समीची एकमेककं समीति समीची इति समीची क्षामक्षामद्यावाद्यावाक्षामरुक्मो अन्तरन्दारुक्मः क्षामक्षामारुक्मो अन्तः रुक्मो अन्तरन्दारुक्मो रुक्मो अन्तर्विव्यन्तारुक्मो रुक्मो अन्तर्विव्यन्तरन्तरं विभाति भाति व्यन्तरन्तरं विभाति विभाति भाति विभाति देवा देवा भाति विभाति देवा देवा देवा भाति भाति देवा अग्निमग्निं देवा भाति भाति देवा अग्निं देवा अग्निमग्निं देवा देवा अग्निं धारयन् धारयन् अग्निं देवा देवा अग्निं धारयन् अग्निं धारयन् धारयन् अग्निमग्निं धारयन् द्रविणोदाद्रविणोदा धारयन् अग्निमग्निं धारयन् द्रविणोदा धारयन् द्रविणोदा द्रविणोदा धारयन् धारयन् द्रविणोदा द्रविणोदा इति द्रविणः वर्णस्व वर्णोति गरुत्मान् गरुत्मान् अजितु वर्णस्व वर्णोति गरुत्मान् स्वर्ण इति सुवर्णः गरुत्मान् गरुत्मानस्यति गरुत्मान् त्रवृत्रवृत् गरुत्मानस्यति गरुत्मान् त्रवृतमान् त्रिवृत् त्रिवृत् गरुत्मान् गरुत्मान् त्रिवृत्ते ते त्रिवृत् गरुत्मान् गरुत्मान् त्रिवृत्ते त्रिवृत्ते ते त्रवृत्रवृत्ते शिरश्चिरस्ते त्रिवृत्रवृत्ते शिरः त्रिवृदिति त्रिवृत् शिरश्चिरस्ते ते शिरो गाजत्रङ्गाजत्र गोशिरस्ते ते शिरो गाजत्रं शिरो गायत्रं गायत्र गोशिरश्चिरो गायत्रं चक्षुश्चक्षुर्गायत्र गोशिरश्चिरो गायत्रं चक्षुः गायत्रं चक्षुश्चक्षुर्गायत्रं गायत्रं चक्षुस्तोमस्तोमश्चक्षुर्गायत्रं गायत्रं चक्षुस्तोमश्चक्षुश्चक्षुस्तोम आत्मात्मास्तोमश्चक्षुश्चक्षुस्तोम आत्मात्मास्तोमस्तोम आत्मा साम सामात्मास्तोमस्तोम आत्मा सामात्मा साम सामात्मात्मा सामते ते सामात्मात्मा सामते सामते ते साम सामते तनोस्तनोस्ते साम सामते तनोः तनोस्तनोस्ते ते धनोर्वामदेव्यं वामदेव्यं तनोस्ते ते धनोर्वामदेव्यं वामदेव्यं वामदेव्यं तनोस्तनोर्वामदेव्यं बृहद्रथन्तरे बृहद्रथन्तरे वामदेव्यं तनोस्तनोर्वामदेव्यं बृहद्रथन्तरे वामदेव्यं बृहद्रथन्तरे बृहद्रथन्तरे वामदेव्यं वामदेव्यं बृहद्रथन्तरे पक्षौ पक्षौ बृहद्रथन्तरे वामदेव्यं वामदेव्यं बृहद्रथन्तरे पक्षौ वामदेव्यमिति वामदेव्यं बृहद्रथन्तरे पक्षौ पक्षौ बृहद्रथन्तरे बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं यज्ञायज्ञियं पक्षौ बृहद्रथन्तरे बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं यज्ञायज्ञियं पक्षौ पक्षौ यज्ञायज्ञियं पुच्छं पुच्छं यज्ञायज्ञियं पक्षौ पक्षौ यज्ञायज्ञियं पुच्छं यज्ञायज्ञियं पुच्छं पुच्छं यज्ञायज्ञियं यज्ञायज्ञियं पुच्छं छन्दागुंसि छन्दागुंसि पुच्छं यज्ञायज्ञियं यज्ञायज्ञियं पुच्छं छन्दागुंसि पुच्छं छन्दागुंसि छन्दागुंसि पुच्छं पुच्छं छन्दागुस्यं गान्यङ्गानि छन्दागुंसि पुच्छं पुच्छं छन्दागुस्यं गानि छन्दागुस्यं गान्यङ्गानि छन्दागुंसि छन्दागुस्यं गानि दृष्ट्या दृष्ट्या अङ्गानि छन्दागुंसि छन्दागुस्यं गानि दृष्ट्या अङ्गानि दृष्ट्या दृष्ट्या अङ्गान्यङ्गानि दृष्ट्या शफा शफा दृष्ट्या अङ्गान्यङ्गानि दृष्ट्या शफा शफा शफा दृष्ट्या दृष्ट्या शफाय जोगुंषि यजोगुंषि शफा दृष्ट्या शफाय जोगुंषि शफाय जोगुंषि यजोगुंषि शफा शफाय जोगुंषि नाम नाम यजोगुंषि शफा शफाय जोगुंषि नाम यजोगुंषि नाम नाम यजोगुंषि यजोगुंषि नाम नामेति नाम वर्णस्व वर्णोति गरुत्मान् गरुत्मान् अजितु वर्णस्व वर्णोति गरुत्मान् सुवर्ण इति सुवर्णः गरुत्मान् गरुत्मानस्यति गरुत्मान् दिवं दिवं गरुत्मानस्यति गरुत्मान् दिवं गरुत्मान् दिवं दिवं गरुत्मान् गरुत्मान् दिवं गच्छ गच्छ दिवं गरुत्मान् गरुत्मान् दिवं गच्छ गच्छ गच्छ दिवं दिवं गच्छ सुवर्गच्छ दिवं दिवं गच्छ सुवः गच्छ सुवर्गच्छ गच्छ सुवः पद पद सुवर्गच्छ गच्छ सुवः पद पद सुवः सुवः पद पदेति पद ध्येयं यमग्ने ध्येयं य यज्ञै यज्ञैयमग्नेऽग्नेयज्ञौ यज्ञमध्वरमध्वरञ्यज्ञमध्वरम् यज्ञमध्वरमध्वरञ्यज्ञमध्वरम् विश्वतो विश्वतो अध्वरञ्यज्ञैयज्ञमध्वरम् विश्वतः विश्वतो विश्वतो अध्वरमध्वरम् विश्वतः परिभूः परिभूर्विश्वतो अध्वरमध्वरम् विश्वतः परिभूः विश्वतः परिभूः परिभूर्विश्वत विश्वतः परिभोरस्यति परिभूर्विश्वत विश्वतः परिभोरसि परिभूरस्यसि परिभूः परिभूरसि परिभूरिति परे असीत्यसि ससयद्देवेषु देवेष्वित्ससयद्देवेषु देवेषु देवेष्विदिद्देवेषु गच्छति गच्छति देवेष्विदिद्देवेषु गच्छति देवेषु गच्छति गच्छति देवेषु देवेषु गच्छति गच्छतीति गच्छति सोमजाजाः सोम सोमजास्ते तेजाः सोम सोमयासे जास्ते तेजाजास्ते मजो भुवो मजो भुवस्तेजाजास्ते मजो भुवः मजो भुवो मजो भुवस्ते ते मजो भुव ओतय ओतयो मजो भुवस्ते ते मजो भुव ओतयः ओतय ओतयो मजो भुवो मजो भुव ओतयः सन्ति सन्ति ओतयो मजो भुवो मजो भुव ओतयः सन्ति मयो भुव इति मयः भुवः ओतयः सन्ति सन्ति ओतय ओतयः सन्ति दाशुषे दाशुषे सन्ति ओतय ओतयः सन्ति दाशुषे दाशुषे दाशुषे सन्ति सन्ति दाशुषे दाशुष इति दाशुषे भन्नो विताभितानस्ताभ्यस्ताभन्नो विताभितानो नो विता भवभा विता नो नो विता भवा भवेति भवाग्निर्मूर्धा मूर्धाग्निरग्निर्मूर्धा भुवो भुवो मूर्धाग्निरग्निर्मूर्धा भुवः मूर्धा भुवो भुवो मूर्धा मूर्धा भुवः इति भुवः नो नस्त्वन्द्वन्नः सोम सोम नस्त्वन्द्वन्नः सोमा सोम सोम नो नः सोमयाया सोम नो नः सोमया सोमयाया सोम सोमयाते तेजा सोम सोमयाते तेजायाते धामानि धामानि तेजायाते धामानि धामानि धामानि ते ते धामानि धामानि ते धामानि सवितुस्तत्तत्सवितुर्वरेण्यं वरेण्यगों सवितुस्तत्तत्सवितुर्वरेण्यं सवितुर्वरेण्यं वरेण्यगों सवितुस्तवितुर्वरेण्यं भर्गो भर्गो वरेण्यगों सवितुस्तवितुर्वरेण्यं वरेण्यं भर्गो भर्गो वरेण्यं वरेण्यं भर्गो देवस्य देवस्य भर्गो वरेण्यं वरेण्यं भर्गो देवस्य भर्गो देवस्य देवस्य भर्गो भर्गो देवस्य धीमहि धीमहि देवस्य भर्गो भर्गो देवस्य धीमहि देवस्य धीमहि धीमहि देवस्य देवस्य धीमहि धीमहेति धीमहि यो यो यो धियो धियो यो नो नो यो धियो धियो यो नः नो नो यो यो नः प्रचोदयात् प्रचोदयान्नो यो यो नः प्रचोदयात् प्रचोदयात् प्रचोदयान्नो नः प्रचोदयात् प्रचोदयादिति प्राचोदयात् यद्यदचित्यचित्ति यच्च कृम च कृम यदचित्यचित्ति यच्च कृमा यच्च कृम च कृम यद्यच्च कृमा दैव्ये दैव्ये च कृम यद्यच्च कृमा दैव्ये दैव्ये दैव्ये च कृम च कृमा दैव्ये जने जने दैव्ये च कृम च कृमा दैव्ये जने दैव्ये जने जने दैव्ये दैव्ये जने देनयद्धेनयज्जने दैव्ये दैव्ये जने दीनये दीनैर्दीनैर्जने जने दीनैर्दक्षैर्दक्षैर्दीनैर्जने जने दक्षैः प्रभूति प्रभूति दक्षैर्दक्षैः प्रभूति पूरुषत्वदा पूरुषत्वदा प्रभूति दक्षैर्दक्षैः प्रभूति पूरुषत्वदा प्रभूते पूरुषत्वदा पूरुषत्वदा प्रभूते प्रभूते पूरुषत्वदा प्रभूति प्राभूति च देवेषु देवेषु च सवितः सवितश्च देवेषु देवेषु च सवितः सवितः सवितस्य सवितर्मानुषेषु मानुषेषु सवितश्च सवितर्मानुषेषु सवितं मानुषेषु मानुषेषु सवितः सवितं मानुषेषु च मानुषेषु सवितस्तमानुषेषु च मानुषेषु च महानुषेषु मानुषेषु चत्वन्वञ्च मानुषेषु मानुषेषु चत्वं चत्वन्वञ्च चत्वन्नो नस्त्वञ्च चत्वन्नः नो नस्त्वन्नो अत्रात्र नस्त्वन्वन्नो अत्र अत्र नो नो अत्र सुवदात् सुवदादत्र नो नो अत्र सुवदात् सुवदादत्रात्र सुवदादनागसो नागसः सुवदादत्रात्र सुवदादनागसः सुवदादनागसो नागसः सुवदात् सुवदादनागसः नागस इत्यनागसः चोदयित्री सोनृता नागो सोनृता नाञ्चोदयित्री चोदयित्री सोनृता नाञ्चेतन्ति चेतन्ति सोनृता नाञ्चोदयित्री चोदयित्री सोनृता नाञ्चेतन्ति सोनृता नाञ्चेतन्ति चेतन्ति सोनृता नागो सोनृता मृतानाम् चेतन्ते सुमतेनाको सुमतेनाम् चेतन्ते मृतानाको मृतानाम् चेतन्ते सुमतेनाचेतन्ते सुमतेनाको सुमतीनाम् चेतन्ति चेतन्ति सुमतीनामतेनामिति सो मतेनाम् यज्ञन्दधे दधे यज्ञम् यज्ञन्दधे सरस्वती सरस्वती दधे यज्ञम् यज्ञन्दधे सरस्वती सरस्वती सरस्वती दधे दधे सरस्वती सरस्वती सरस्वती भावीरवे कन्या कन्या भावीरवे भावीरवे कन्या चित्राजुश्चित्राजुः कन्या भावीरवे भावीरवे कन्या चित्राजुः कन्या चित्राजुश्चित्राजुः कन्या कन्या चित्राजुः सरस्वती सरस्वती चित्राजुः कन्या कन्या चित्राजुः सरस्वती चित्राजुः सरस्वती सरस्वती चित्राजुश्चित्राजुः सरस्वती वीरपत्ने वीरपत्ने सरस्वती चित्राजुश्चित्राजुः सरस्वती वीरपत्ने सरस्राजरिति चित्रा आयुः सरस्वती वीरपत्ने वीरपत्ने सरस्वती सरस्वती वीरपत्ने धियम् धियम् वीरपत्ने सरस्वती सरस्वती वीरपत्ने धियम् वीरपत्ने धियम् धि वीरपत्ने वीरपत्ने धियम् धात् धात् धियम् वीरपत्ने वीरपत्ने धियम् धा वीरपत्ने वीरा ग्नाभिर्ग्नाभिरच्छिद्रं ग्नाभिर्ग्नाभिरच्छिद्रगौ शरणगौ शरणमच्छिद्रं ग्नाभिर्ग्नाभिरच्छिद्रगौ शरणम् अच्छिद्रगौ शरणगौ शरणमच्छिद्रमच्छिद्रगौ शरणगौ सजोषाः सजोषाः शरणमच्छिद्रमच्छिद्रगौ शरणगौ सजोषाः शरणगौ सजोषाः सजोषाः शरणगौ शरणगौ सजोषा दुराधर्षं दुराधर्षगौ सजोषाः शरणगौ शरणगौ सजोषा दुराधर्षं दुराधर्षं दुराधर्षकौ सजोषाः सजोषा दुराधर्षं कृणते कृणते दुराधर्षकौ सजोषाः सजोषा दुराधर्षं कृणते सजोषा इति सा जोषाः दुराधर्षं कृणते कृणते दुराधर्षं दुराधर्षं कृणते धर्म धर्म कृणते दुराधर्षं दुराधर्षं कृणते धर्म आधर्षं कृणते धर्म धर्म कृणते कृणते धर्म यगौ सत्यगौ सच्छर्म कृणते कृणते धर्म यगौ शर्म यगौ सत्यगौ सच्छर्म शर्म यगौ सत्यगौ पूषागाः पूषा पूषागा अन्वनुगाः पूषा पूषागा अनुगान्वनुगान्वे त्वे त्वन्वन्वे जुनो न ए त्वन्वन्वे तुनः एतनो न एत्वेतनः पूषा पूषा न एत्वेतनः पूषा पूषा पूषा नो नः पूषा रक्षतु रक्षतु पूषा नो नः पूषा रक्षतु पूषा रक्षतु रक्षतु पूषा पूषा रक्षत्वर्वतो अर्वतो रक्षतु पूषा पूषा रक्षत्वर्वतः क्षतरक्षत्वर्वतःवाजम् वाजम् पूषा पूषा वाजगौ सनोतु सनोतु वाजम् पूषा पूषा वाजगौ सनोतु वाजगौ सनोतु सनोतु वाजम् वाजगौ सनोतु नो नः सनोतु वाजम् वाजगौ सनोतु नः सनोतु सनोतु नः शुक्रगौ शुक्रन्ते अन्यदन्यत्ते शुक्रगौ शुक्रन्ते अन्यत् अन्यदन्यत्ते ते अन्यद्य अन्यद्य जतञ्ज जतमन्यदन्यद्य जतन्ते ते यजतमन्य अन्यत्य जनन्ते अन्यदन्यत्ते जनन्ते अन्यदा अन्यदन्यत्ते ते अन्यत् विषरूपे विषरूपे अन्यत्ते ते अन्यत् विषरूपे विषरूपे विषरूपे अन्यदन्यत् विषरूपे अहनि अहनि विषरूपे अन्यदन्यत् विषरूपे अहनि विषरूपे अहनि अहनि विषरूपे विषरूपे अहनि द्यौर्द्यौरहनि विषरूपे विषरूपे अहनि द्यौ विषरूपे विषरूपे अहनि द्यौर्द्यौरहनि अहनि द्यौरिवेव द्यौरहनि अहनि द्यौरिवाहनि इत्यहने द्यौरिवेव द्यौर्द्यौरिवास्यसि वद्यौर्द्यौरिवासि वास्यसि वेवासि असीत्यसि विश्वाहि विश्वा विश्वा हि माया माया हि विश्वा विश्वा हि माया माया हि माया अवस्यवसि माया हि माया अवसि माया अवस्यवसि माया माया अवस्यस्वधावस्वधावो वसि माया माया अवस्यस्वधावः अवस्यस्वधावस्वधावो वस्यवसि स्वधावो भद्रा भद्रा स्वधावो स्वधावो भद्रा भद्रा स्वधावस्वधावो भद्राते ते भद्रा स्वधावस्वधावो भद्राते इति स्वधा भद्राते ते भद्रा भद्राते भूषन् भूषन्ते भद्रा भद्राते भूषन् भूषन् भूषन्ते ते भूषन्निहेह भूषन्ते ते भूषन्निह भूषन्निहेह भूषन् भूषन्निह राते रात्रिः भूषन् भूषन्निह रातेः रातिरातिरिहेह रातिरस्त्वस्तु रातिरिहेह रातिरस्तु रातिरस्त्वस्तु राते रातिरस्तु नित्यस्तु वर्धन्ता वर्धन्तते ते वर्धन्त स्वतमसस्वतमसो वर्धन्तते ते वर्धन्त स्वतमसः स्वतमस स्वतमसो वर्धन्ता वर्धन्त स्वतमसो महित्वना महित्वना स्वतमसो वर्धन्ता वर्धन्त स्वतमसो महित्वनासो महित्वना महित्वना स्वतमस स्वतमसो महित्वना नागन्नाकमा महित्वना स्वतमस स्वतमसो महित्वना नागम स्वतमस इति स्वा तमसः त्वनाकन्नाकमामहित्वनामहित्वनाकम् दस्तस्तस्तन्नाकमामहित्वनामहित्वनाकम् दस्तुनेति महीनाकन्नाकमानाकम् दस्तुस्तस्तन्नाकमानाकम् दस्तुस्तस्तुर्नाकन्नाकम् दस्तुरुरुर्दस्तुर्नाकन्नाकम् दस्तुरुरुस्तुरुचक्रिरे चक्रिर उरुदस्तुस्तस्तुरुचक्रिरे चक्रिर उरुरुचक्रिरे सदस्सदश्चक्रिर उरुरुचक्रिरे सदः चक्रिरे सदस्सदश्चक्रिरे चक्रिरे सदः सदः विष्णुर्यद्यद्विष्णुर्विष्णुर्यद्धः यद्विष्णुर्विष्णुर्यद्धः यद्यद्धावदावद्ध यद्यद्धावद् आवदावद्धावद्भृणम् भृणमावद्धावद्भृणम् आवद्भृषणम् वृषणमावदावद्भृषणम् मदच्युतम् मदच्युतम् वृषणमावदावद्भृषणम् मदच्युतम् वृषणम् मदच्युतम् मदच्युतम् वृणम् वृणम् मदच्युतम् वयो वयो मदच्युतम् वृणम् वृणम् मदच्युतम् वयच्युतम् वयो वयो मदच्युतम् मदच्युतम् वयो नन वयो मदच्युतम् मदच्युतम् वयो नाच्युतमिति मदाच्युतो वयो नसीदन् सीदन्न वयो वयो नसीदन् सीदम् सेदन्न न सेदन्नद्यधिषीदन्न न सेदन्नधि सीदन्नध्यधिषीदन् सीदन्नधि बर्हिषि बर्हिष्यति सीदन् सीदन्नधि बर्हिषि अधि बर्हिषि बर्हिष्यध्यधि बर्हिषि प्रिये प्रिये बर्हिष्यध्यधि बर्हिषि प्रिये बर्हिषि प्रिये प्रिये बर्हिषि बर्हिषि प्रिये यदि प्रिये चित्रम् चित्रम् प्रचित्रमर्कमर्कम् चित्रम् प्रचित्रमर्कम् चित्रमर्कमर्कम् चित्रम् चित्रमर्कम् गृणते गृणते अर्कम् चित्रम् चित्रमर्कम् गृणते गृणते गृणते अर्कमर्कम् गृणते दुराज दुराज गृणते अर्कमर्कम् गृणते दुराज गृणते दुराज दुराज गृणते गृणते दुराज मारुताय मारुताय दुराज गृणते गृणते दुराज मारुताय मारुताय मारुताय दुराज दुराज मारुताय स्वतवसे स्वतवसे मारुताय दुराज दुराज मारुताय स्वतवसे मारुताय स्वतवसे स्वतवसे मारुताय मारुताय स्वतवसे भरध्वं भरध्वज्व स्वतवसे मारुताय मारुताय स्वतवसे भरध्वं स्वतवसे भरध्वं भरध्वज्व स्वतवसे स्वतवसे भरध्वं स्वतवस इति स्वाहातवसे भरध्वमिति भरध्वं ये सहाकुंसि सहाकुंसि जय जय सहाकुंसि सहसा सहाकुंसि जय जय सहाकुंसि सहाकुंसि सहसा सहसा सहाकुंसि सहाकुंसि सहसा सहन्ते सहन्ते सहसा सहाकुंसि सहाकुंसि सहसा सहन्ते सहसा सहन्ते सहन्ते सहसा सहसा सहन्ते रेजते रेजते सहन्ते सहसा सहसा सहन्ते रेजते सहन्ते रेजते रेजते सहन्ते सहन्ते रेजते अग्ने अग्ने रेजते सहन्ते सहन्ते रेजते अग्ने रेजते अग्ने अग्ने रेजते रेजते अग्ने पृथिवी पृथिव्यग्ने रेजते रेजते अग्ने पृथिवी पृथिवी पृथिव्यग्ने अग्ने पृथिवी मखेभ्यो मखेभ्यः पृथिव्यग्ने अग्ने पृथिवी मखेभ्यः मखेभ्यो मखेभ्यः पृथिवी पृथिवी मखेभ्यः मखेभ्यः विश्वे देवा देवा विश्वे विश्वे देवा विश्वे विश्वे देवा विश्वे विश्वे देवा विश्वे देवा विश्वे विश्वे देवा देवा विश्वे देवा देवा विश्वे देवा देवा विश्वे देवा विश्वे देवा देवा विश्वे विश्वे देवा इति देवा नो नो द्यावा द्यावा नः पृथिवे पृथिवे नो द्यावा नः पृथिवे पृथिवी पृथिवी नो नः पृथिवी इममिमम् पृथिवी नो नः पृथिवी इमम् पृथिवी इममिमम् पृथिवे पृथिवे इमगो सद्रगो सद्रमिमम् पृथिवे पृथिवे इमगो सद्रम् पृथिवी पृथिवी इमगो सद्रगो सद्रमिममिमगो सद्रमद्याद्य सद्रमिममिमगो सद्रमद्या सद्रमद्याद्य सद्रगो सद्रमद्यदि विस्पृशन्ति विस्पृशमद्य सद्रगो सद्रमद्यदि विस्पृशम् अद्यदि विस्पृशन्ति विस्पृशमद्याद्यदि विस्पृशम् विस्पृशमिति दिवि स्पृशम् यज्ञम् देवेषु देवेषु यज्ञै यज्ञम् देवेषु यच्छतां यच्छतां देवेषु यज्ञै यज्ञम् देवेषु यच्छतां यच्छतां यच्छतां देवेषु देवेषु यच्छतां यच्छतामिति यच्छतार्भजे प्रभूर्भजे पितरा पितरा भूर्भजे प्रभूर्भजे पितरा भजे पितरा पितरा भोर्भजे भोर्भजे पितरा नव्यसे भन्नव्यसे भे पितरा भोर्भजे भोर्भजे पितरा नव्यसे भेभजे इति पूर्वा जे पितरानव्यसे भिन्नव्यसे भे पितरा पितरानव्यसे भर्गे भर्गे भिन्नव्यसे भे पितरा पितरानव्यसे भर्गे भे यसि भर्गे भर्गे भिन्नव्यसि भिन्नव्यसि भर्गे भे कृणुत्वं कृणुत्वं गे भिन्नव्यसि भिन्नव्यसि भर्गे भे कृणुत्वं गे भे कृणुत्वं कृणुत्वं गे भर्गे भे कृणुध्वं सदने सदने सदने गुणध्वं देभ्यभ्ये कृणद्धगो सदने सदने सदने गुणध्वं गुणध्वगो सदने अर्धस्यर्थस्य सदने गुणध्वं गुणध्वगो सदने अर्धस्य सदने अर्धस्यर्थस्य सदने सदने अर्धस्य सदने इति सदने अर्धस्य आनो न आनो द्यावा पृथिवी द्यावा पृथिवी आनो द्यावा पृथिवी द्यावा पृथिवी द्यावा पृथिवी नो नो द्यावा पृथिवी दैव्येन दैव्येन द्यावा पृथिवी नो नो द्यावा पृथिवी दैव्येन पृथिवी दैव्येन दैव्येन द्यावा पृथिवी द्यावा पृथिवी दैव्येन जनेन जनेन दैव्येन द्यावा पृथिवी द्यावा पृथिवी दैव्येन जनेन द्यावा पृथिवी दैव्येन जनेन जनेन दैव्येन दैव्येन जनेन यातं यातं जनेन दैव्येन दैव्येन जनेन जातं जनेन यातं यातं जनेन जनेन जातं महि महि यातं जनेन जनेन जातं महि यातं महि महि यातं यातं महि वां वां महि यातं यातं महि वां वां महि महि वां मरोधं मरोधं वां महि महि वां मरोधं वां मरोधं मरोधं वां वां मरोधं मरोधमिति मरोधं अग्निग्स्तोमेन स्तोमेन अग्निमग्निग्स्तोमेन बोधय बोधय स्तोमेन अग्निमग्निग्स्तोमेन बोधय स्तोमेन बोधय बोधय स्तोमेन स्तोमेन बोधय समिधान समिधानो बोधय स्तोमेन स्तोमेन बोधय समिधान बोधय समिधान समिधानो बोधय बोधय समिधानो अमर्त्यमर्त्यगो समिधानो बोधय बोधय समिधानो अमर्त्यम समिधानो अमर्त्यमर्त्यगो समिधान समिधानो अमर्त्यम समिधान इति संविधान अमर्त्यमर्त्यमर्त्यौ या देवेषु देवेषु हव्या हव्या देवेषु नो नो देवेषु हव्या हव्या देवेषु नः देवेषु नो नो देवेषु देवेषु नो दधत् दधन्नो देवेषु देवेषु नो दधत् दधत् दधन्नो न दधत् दधति दधत् हव्यवाड्हव्यवाड्सदहव्यवाडमत्यो अमर्त्यो हव्यवाड्सदहव्यवाडमत्यः हव्यवाडमत्यो अमर्त्यो हव्यवाड्हव्यवाडमत्य भुजि भुजगमत्यो हव्यवाड्हव्यवाडमत्य भुजग यवाडिति हव्या वा अमर्त्य भुजि भुजगमत्यो अमर्त्य भुजग्नोतो दोत उशिगमर्त्यो अमर्त्य भुजग्नोतः दूतो दोत उशि कुशिग्दूतश्च नो हितश्च नो हितो दूत उशि कुशिग्दूतश्च नो हितः दूतश्च नो हितश्च नो हितो दूतो दूतश्च नो हितः धिया समृण्वत्युन्वति सन्धिया धिया समृण्वति समृण्वत्युन्वति सको समृण्वतिन्वतिन्नस्य कोशन्नो भवन्तु भवन्तु नस्य कोशन्नो भवन्तु भवन्तु भवन्तु नो न भवन्तु वाजे वाजे वाजे वाजे भवन्तु नो न भवन्तु वाजे वाजे भवन्तु वाजे वाजे वाजे वाजे भवन्तु भवन्तु वाजे वाजे वाजे वाज इति वाजे वाजे इति चतुर्थकाण्डे प्रथमप्रश्नस्य घनपाठः समाप्तः।